सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतं. समासप्रसङ्गे वयं प्रथमं करपत्रं समापितवन्तः. तस्मिन् करपत्रे समाससम्बद्धविषयाः केचन सन्ति, तान् विषयान् वयम् अवगन्तुं प्रयत्नं कृतवन्तः. समासप्रक्रियायां कानिचन सोपानानि सन्ति, समासप्रक्रियायाः सोपानानि सोदाहरणं दृष्टवन्तः. इत्युक्ते पीठिकारूपेण किञ्चित् वयम् अवगतवन्तः. अद्यतन अस्माकं विषयः तु नूतनविषयः. वयं पूर्वमेव अवगतवन्तः यत् समासप्रभेदाः सन्ति, समासेषु अर्थप्राधान्यं दृष्ट्वा बहवः प्रभेदाः सन्ति. प्रथमप्रभेदः तु अव्ययीभावसमासः. अद्यतन अस्माकं नूतनविषयः अव्ययीभावसमासः. अत्र मम पार्श्वे पुष्पादीक्षितमहोदयायाः पुस्तकम् अष्टाध्यायीसूत्रपाठः नाम्ना एकं पुस्तकं मम पुरतः अस्ति. तत् पुस्तकं दृष्ट्वा अहं वदन्ती अस्मि. अत्र अष्टाध्यायीपुस्तके सूत्रपाठः इत्यस्मिन् पुस्तके षट्चत्वारिंशत्तमे पुटे समाससम्बद्धसूत्राणि सन्ति. तत्र अष्टाध्यायीसूत्रपाठः इत्यस्मिन् पुस्तके तत्र षट्चत्वारिंशत्तमे पुटे इत्युक्ते अष्टाध्यायीपुस्तके द्वितीयाध्यायस्य प्रथमपादात् आरभ्य आद्वितीयपादपर्यन्तम् इत्युक्ते सम्पूर्णद्वितीयपादपर्यन्तं कानिचन समाससम्बद्धसूत्राणि सन्ति. तत्र प्रथमचत्वारि सूत्राणि वयं पठितवन्तः. समर्थः पदविधिः, सुभामन्त्रिते, पराङ्गवत् स्वरे, प्राक्कडारात् समासः, सहसुपा इत्यादीनि चत्वारि सूत्राणि वयं दृष्टवन्तः. तेषाम् अर्थाः अपि अस्माभिः ज्ञातः एव. इत्युक्ते एतेषां चतुर्णां सूत्राणां प्रसङ्गे वयं पठितवन्तः. अत्र तस्मिन्नेव पुटे पञ्चमं सूत्रमस्ति अव्ययीभावः. तत्र तत् सूत्रं न केवलं संज्ञासूत्रं, तत् सूत्रम् अधिकारसूत्रम् अपि. अस्मात् सूत्रात् आरभ्य अव्ययीभावाधिकारः आरभ्यते. अत्र एकविंशतितमसूत्रपर्यन्तम् अव्ययीभावाधिकारः अस्ति. तदनन्तरं तत्पुरुषाधिकारः आरभ्यते. अव्ययीभावाधिकारे प्रथमं सूत्रम् अव्ययीभावः इति प्रथमं सूत्रं. द्वितीयं सूत्रमस्ति तत् बहुदीर्घं सूत्रम् अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रतिशब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्यसादृश्यसम्पत्तिसाकल्य अन्तवचनेषु इति बहुदीर्घं सूत्रं. तत्र द्वितीयं सूत्रम् इत्युक्ते अव्ययीभावाधिकारे इदं सूत्रं द्वितीयं सूत्रमस्ति. एतत् सूत्रं विधिसूत्रम्. अनेन अव्ययीभावसमासविधानं भवति. अपि च इदं सूत्रं बहुमुख्यं सूत्रम् इति कारणतः अस्माभिः कण्ठस्थीकरणीयम्. अपि च अस्मिन् सूत्रे यद्यपि एतत् सूत्रं बहुदीर्घम् अस्ति, किन्तु अस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति. प्रथमं पदमस्ति अव्ययं, द्वितीयं पदमस्ति तत्पदं समस्तपदम्. इत्युक्ते तस्मिन् द्वितीयं पदं समस्तपदं, तस्मिन् पदे षोडशपदानि मिलित्वा एकमेव समस्तपदं कृत्वा लिखितमस्ति. तस्मिन् दीर्घसूत्रे अन्तिमं पदमस्ति अन्तवचनेषु इति लिखितमस्ति. इत्युक्ते सप्तमीविभक्ति बहुवचनरूपं तत् सूत्रं, किन्तु तत् सूत्रं बहुमुख्यसूत्रमस्ति. तदनन्तरम् अन्यानि सूत्राणि सन्ति, यथा सादृश्ये, यावदवधारणे, सुप्रतिनामात्रार्थे, अक्षशलाकासङ्ख्यापरिणा, एतादृशानि सूत्राणि, अन्यानि सूत्राणि सन्ति. तदा विभाषा इति एकं सूत्रम् आयाति. विभाषा इति सूत्रम् एकादशं सूत्रमस्ति. इत्युक्ते द्वितीयाध्यायस्य प्रथमपादस्य एकादशं सूत्रम् एव विभाषा. विभाषा इत्यस्मिन् प्रसङ्गे अपि वयं किञ्चित् अवगतवन्तः गते करपत्रे एव. तस्य नाम महाविभाषा. इत्युक्ते एतस्मात् सूत्रात् आरभ्य समासविधिः विकल्पेन भवति. इति विषयः. इत्युक्ते विभाषा इति सूत्रम् अधिकारसूत्रमस्ति इति कृत्वा अस्य अधिकारः सम्पूर्णसमासप्रकरणे अस्ति. इत्युक्ते समासविधिः एतस्मात् सूत्रात् पूर्वं नित्यरूपेण भवति, किन्तु अस्य सूत्रस्य अनन्तरं विकल्पेन भवति इति विषयः. एतावत्पर्यन्तम् अहं पुस्तकात् किञ्चित् वक्तुं प्रयत्नं कृतवती. अधुना वयं अव्ययीभावसमासप्रसङ्गे अवगन्तुं करपत्रं पठामः. तदर्थं सर्वे करपत्रं पुरतः स्थापयन्तु. इत्युक्ते विभाषासूत्रात् विभाषा अधिकारसूत्रात् पूर्वं समासविधानं तत्र नित्यरूपेण भवति, तदनन्तरं समासः विकल्पेन भवति इति विषयः. किन्तु अत्र समासः नित्यरूपेण भवति विकल्पेन भवति इत्युक्ते तस्य अर्थः कः इति पश्यामश्चेत्, यत्र यत्र अस्वपदविग्रहवाक्यमस्ति अथवा यत्र यत्र अविग्रहवाक्यम् अस्ति तत्र समासः नित्यरूपेण भवति. इत्युक्ते वयं दृष्टवन्तः कृष्णसर्पः इति पदं वयं दृष्टवन्तः. तत्र यद्यपि विग्रहवाक्यमस्ति, विग्रहवाक्यस्य कथनेन वयं किमपि अवगन्तुं न शक्नुमः. इत्युक्ते तत्र अविग्रहः इति वक्तुं शक्नुमः. अपि च अव्ययीभावसमासप्रसङ्गे उपकृष्णं इति समस्तपदं स्वीकृत्य वयम् अवगतवन्तः यत् अस्वपदविग्रहवाक्यं नाम किम् इत्युक्ते समासघटकैः पदैः विना वयं विग्रहवाक्यं वदामश्चेत् तदा अस्वपदविग्रहः इति वदामः. आहत्य यत्र अस्वपदविग्रहः अस्ति अथवा यत्र अविग्रहः अस्ति तत्र समासः नित्यरूपेण भवति, अन्यत्र विकल्पेन भवति. राज्ञः पुरुषः इत्यपि वक्तुं शक्नुमः अथवा राजपुरुषः इत्यपि वक्तुं शक्नुमः. इत्युक्ते समासः विकल्पेन भवति चेत् तत्र व्यस्तरूपेण अपि वक्तुं शक्नुमः. किन्तु यत्र यत्र समासः नित्यरूपेण भवति तत्र व्यस्तरूपेण वक्तुं न शक्यते इति एकः विषयः अस्ति. एतावता विभाषासूत्रात् पूर्वं समासविधानं नित्यरूपेण भवति, तस्मात् तस्य अनन्तरं विकल्पेन भवति. किन्तु अपवादत्वेन विभाषासूत्रात् अनन्तरम् अपि कुत्रचित् विरलतया समासविधानं नित्यरूपेण भवति इति भगिनी उक्तवती. तस्मिन् विषये अग्रे वयम् अवगन्तुं प्रयत्नं कुर्मः. एतावता अव्ययीभावसमास अधिकारे पञ्चदशसूत्राणि सन्ति. एतैः पञ्चदशभिः सूत्रैः अव्ययीभावसमासविधानं भवति इति विषयः. अधुना वयं करपत्रात् पठितुं प्रयत्नं कुर्मः. अत्र दर्शना भगिनी भवती आरम्भं करोति वा? आं भगिनि. अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति. अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः. अर्थात् यत् अव्ययं नास्ति तत् समासे अव्ययं भवति चेत् अव्ययीभावसमासः इति उच्यते. अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति, यथा उपवृक्षम् इति अव्ययीभावसमासः. तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति. पठानि खलु अग्रे अपि? अस्मिन् समासे उप इति अव्ययस्य एव प्राधान्यम् अस्ति, यतोहि तस्यैव अन्वयः क्रियया सह भवति. अतः एव अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् इति कथ्यते. उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति अव्ययीभावश्च इति सूत्रेण. अव्ययीभावसमासः नपुंसकलिङ्गे भवति. उपवृक्षम् इति अव्ययं नपुंसकलिङ्गे अस्ति. तर्हि आदौ एव वयं ज्ञातवन्तः यत् अव्ययीभावसमासे उत्तर पूर्वपदस्य प्राधान्यम् अस्ति इति. यदा अव्ययम् अन्य सुबन्तं सुबन्तेन सह युज्यते तदा अव्ययीभावः समासः इति उत्पद्यते. अत्र अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः. तत्र द्वयोः पदयोः मध्ये एकं पदं अव्ययं नास्ति. तदर्थं अव्ययीभावसमासः इति वयं जानीमः. नास्ति अव्ययीभावसमासे पूर्वप्रदस्य प्राधान्यं. उदाहरणं अत्र दत्तवन्तः उपवृक्षम् इति. तस्य विग्रहवाक्यमस्ति वृक्षस्य समीपम् इति. तत्र पूर्वपदम् अस्ति उप, तदेव अव्ययं. वृक्षमस्ति अनव्ययं. पूर्णः समासः अव्ययं भवति अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञा भवति. समासः यद् वयं पश्यामः तदा नपुंसकलिङ्गे एव भवति. यथा उपवृक्षम् अस्ति तथा. उत्तमम्. अत्र प्रथमं वाक्यम् अस्ति पूर्वपदम् अव्ययम् उत्तरपदं सुबन्तं पदम् इति लिखितम् अस्ति. अत्र उपवृक्षम् इत्यस्मिन् पदे किञ्चित् वदतु. पूर्वपदम् अव्ययम् उपवृक्षं तस्मिन् पदे पूर्वपदम् अस्ति उप. तत्तु अव्ययं वयं जानीमः. वृक्षम् अस्ति सुबन्तं. तत्र यदा वयं वृक्षशब्दस्य लिङ्गं किं वृक्षसभ्यस पुंलिङ्गमस्ति वृक्षः इति. अत्र समासम् अभवत् तथा स्वभावः तस्य परिवर्तनं भवति. अतः तत् अव्ययं नपुंसकलिङ्गे भविष्यति. वृक्षः पदं पुंलिङ्गे अस्ति चेत् एव अस्ति तर्हि यद्यपि वृक्षः शब्दः पुंलिङ्गे अस्ति तथापि समासः तु नपुंसकलिङ्गे अस्ति. वृक्षः शब्दः अस्ति इत्येव लिङ्गं न पुंलिङ्गः भविष्यति. उत्तमम्. इत्युक्ते अत्र पूर्वपदम् उपा अस्ति, उत्तरपदं वृक्षः अस्ति, किन्तु समस्तपदम् उपवृक्षम् इति नपुंसकलिङ्गपदं भवति. अनन्तरम् अनव्ययं तत्र नैतत्पुरुषसमासः अस्ति. अनव्ययम् अव्ययं सम्पद्यते. अत्र सम्पद्यते इति पदमस्ति. अत्र सम् उपसर्गपूर्वकः पद् धातुः अस्ति. तत्र दिवादिगणीयधातुः सम्पद्यते. साधारणपदमेव वयं सम्पत्तिः सम्पद् इत्यादीनि पदानि सन्ति. एतानि पदानि तत्र धातुः तु समानः एव. अपि च अत्र अव्ययीभावः इति पदमस्ति. तत्र अव्ययीभावः इत्यस्मिन् पदे च्वि नाम्ना एकः प्रत्ययः अस्ति. अपि च एतावता अव्ययीभावसमासे किं भवति, यत्पदं पूर्वम् अव्ययं नास्ति तत् समासे कृते सति अव्ययं भवति. अपि च अग्रिमं वाक्यं पूर्वपदार्थस्य प्राधान्यम् अस्ति इति लिखितमस्ति. उपवृक्षं भगिनी एकः प्रश्नः अस्ति. वदतु. सम्पूर्णसमास अव्ययं भवति वा सम्पूर्णसमास नपुंसकलिङ्गं भवति? अव्ययं भवति. अपि च अव्ययं भवति चेत् नपुंसकलिङ्ग इति कथं वक्तुं शक्नुमः? नपुंसकलिङ्ग इत्युक्ते नपुंसकलिङ्गपदनिर्माणावसरे यादृशानि कार्याणि भवन्ति तादृशानि कार्याणि अत्रापि भवन्ति इति कृत्वा तत्पदं नपुंसकलिङ्गे एव भवति. अग्रे गत्वा इतोपि वयं तस्मिन् विषये अवगन्तुं प्रयत्नं कुर्मः. इत्युक्ते पदम् अनन्तरम् अत्र उपवृक्षम् इति पदं स्वीकृत्य पूर्वपदार्थस्य प्राधान्यं निर्णयतु भगिनी. एकनिमिष भगिनि, इदानीं तु उत्तरपदम् अपि च सम्पूर्णसमास अव्ययं भवतः. पूर्वपदं पूर्वपदम् अव्ययं, पूर्वपदं तु उप अस्ति, तत्तु अव्ययम् एव. किन्तु उत्तरपदं तु वृक्षः अस्ति खलु, तत् नपुंसकलिङ्गं नास्ति, तदपि अव्ययं नपुंसकलिङ्गं भवति. सम्पूर्णसमास अपि नपुंसकलिङ्ग अव्ययं भवति. उत्तमम्. इत्युक्ते अत्र अग्रिमे अग्रिमे वाक्ये लिखितमस्ति अव्ययी भावश्च इति सूत्रेण सम्पूर्णसमस्तपदस्य अव्ययी अव्ययसंज्ञा दीयते इति लिखितमस्ति. इत्युक्ते तत्र अव्ययीभावश्च सूत्रेण सम्पूर्णसमस्तपदम् अव्ययपदं भवति. अधुना दर्शनभगिनी उपवृक्षम् इति पदं स्वीकृत्य पूर्वपदार्थप्राधान्यं विवृणोतु. तर्हि गुणः अथवा क्रियाप्रदं क्रियापदं स्वीकृत्य वयं प्रश्नः यदा कुर्मः तदा प्राधान्यम् अवगन्तुं शक्नुमः. तत्र उपवृक्षं कुत्र तिष्ठति इति यदा वयं पृच्छा यदा वयं वाक्यं रचयतु. बालाः उपवृक्षं तिष्ठन्ति. बालः उपवृक्षं तिष्ठति. कुत्र तिष्ठति उपवृक्षं? वृक्षस्य समीपे. तत्र समीपे प्राधान्यम् अस्ति, तथा तदर्थम् उप प्राधान्यम् अस्ति इति वयं जानीमः. अत्र बालाः इति बहुवचनरूपम् अस्ति इति कृत्वा बालाः तिष्ठन्ति. कुत्र? उपवृक्षम्. इत्युक्ते अत्र उप इति अव्ययपदं समीपार्धे लिखितमस्ति, दत्तमस्ति. उत्तमम्. अनन्तरम् अत्र यत् पदं निर्मितम् अव्ययीभावसमासविधानेन यत् पदं निर्मितमस्ति तस्य अव्ययसंज्ञा भवति अव्ययीभावश्च इति सूत्रेण. उत्तमं. तावदेव. अत्र अव्ययीभावश्च अपि च अव्ययीभावः एतेषां प्रसङ्गे अग्रे दत्तमस्ति. एतावता उपवृक्षम् अथवा उपकृष्णम् इत्यादीनि पदानि अव्ययीभावसमासयुक्तानि पदानि. उत्तमं भगिनि. अनन्तरं ललिता भगिनी भवती पठतु अग्रिमं वाक्यम्. अस्ति वा? पठामि. शीघ्रं भगिनि. डिस्कनेक्ट् अभवत् इति अहं मन्ये, तत्र मेसेज् सन्देशम् अस्तु. अधुना बालसुब्रह्मण्य महोदय भवान् पठतु. अव्ययीभावसमासाधिकारे यानि सूत्राणि सन्ति तैः सूत्रैः यदा समासः क्रियते तदा अव्ययीभावः इति अधिकारसूत्रेण अव्ययीभावसमासः इति विशिष्टसमाससंज्ञा विधीयते. सो अव्ययीभावसमास अधिकारे सूत्राणि अत्र दत्तमस्ति. तेन अधिकारे यानि सूत्राणि सन्ति, यानि यानि सूत्राणि अधिकारे सन्ति, तैः सूत्रैः यदा समासः क्रियते, एतत् सूत्रेण सूत्रप्रकारं यदा समासः क्रियते तदा अव्ययीभावः इति अधिकारसूत्रेण अव्ययीभावसमासः इति विशिष्टसमासं विधीयते. तत्र यदा ते सूत्र प्रकारं श्रूयते वा? शृणोतु भगिनि, भवती शृणोतु, बालसुब्रह्मण्यमहोदय वदन् अस्ति. वदतु महोदय. प्रकारः समासः भवति तदा अव्ययीभावः इति अधिकारसूत्रेण पूर्वं दृष्टवन्तः अधिकारसूत्रः अव्ययीभावः इति तेन तत् अधिकारसूत्रेण अव्ययी भावसमासः इति विशिष्ट समाससंज्ञा विधीयते. उत्तमम्. अत्र यथा अत्र दर्शना भगिन्या उक्तमेव, किञ्चित् पुनस्मरणत्वेन वदामि. अत्र वृक्षः इति पदं यद्यपि पुंलिङ्गपदम् अस्ति तथापि अव्ययपदं नास्ति. तथापि एकवारं समस्तपदं निर्माणस्य अनन्तरं तस्य तत्र अव्ययपदं भवति उपवृक्षम् इति. अपि च तत्र दीर्घसूत्रप्रसङ्गे एकं दीर्घं सूत्रम् अहम् उक्तवती पूर्वमेव. तस्मिन् विषये किम् अवगन्तव्यम् इत्युक्ते, तस्मिन् दीर्घसूत्रे बहूनि पदानि सन्ति. तत्र यानि यानि पदानि सन्ति तेषां पदानाम् अर्धं स्वीकृत्य, इत्युक्ते अत्र उप इति अव्ययम् अस्ति, अव्ययं तस्य अर्धः तु समीपार्धे, अत्र समीपार्धे उप इति अव्ययपदस्य उपयोगं कुर्मः. तथा एव तत्र विभक्त्यर्थे अधि इति उपसर्गं योजयामः. वीप्सार्धे प्रति इति अव्ययपदमस्ति. तादृशरीत्या तत्र दीर्घसूत्रे यानि यानि पदानि सन्ति तेषां पदानाम् अर्धं स्वीकृत्य अन्येन समर्थपदेन सह समासं कुर्मः. तदेव अत्र विषयः. अपि च अत्र अव्ययी भावः इति सूत्रम् अधिकारसूत्रम्. अस्मिन् अधिकारे पञ्चदशसूत्राणि सन्ति. इत्युक्ते आहत्य अत्र अव्ययी भावः इति पञ्चमं सूत्रं, द्वितीयाध्यायस्य प्रथमपादस्य पञ्चमसूत्रमस्ति. तस्मात् आरभ्य एकविंशतिसूत्रपर्यन्तं सूत्राणि सन्ति अव्ययीभावाधिकारे. एतेषां सूत्राणाम् आधारेण अव्ययीभावसमासविधानं भवति. अग्रे पठतु महोदय. अव्ययी भावः अधिकारसूत्रम् इदम्. अस्मिन् अधिकारे अव्ययीभावसमासः विधीयते. नाम अस्मिन् अधिकारे यत् उच्यते तत्सर्वम् अव्ययीभावसमासः भवति. अव्ययीभावसमाससम्बद्धसूत्राणि इत्यस्मात् सूत्रात् आरभ्य एकविंशति सूत्र यावत् सूत्रपर्यन्तं सन्ति अव्ययीभावसमाससम्बद्धसूत्राणि. ते सर्वे अव्ययं प्रथमान्तम् एकपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्. अत्र अव्ययीभावः इति सूत्रम् अधिकारसूत्रम्. अस्मिन् अधिकारसूत्र अस्मिन् अधिकारे अव्ययी समासः सर्वं विधीयते तेन सूत्रेण. नाम अस्मिन् अधिकारे यत् उच्यते तत्सर्वम् अव्ययीभावसमासः भवति. अव्ययीभावसमासः ते सर्वे अस्मिन् अधिकारसूत्रेण एव उच्यते. अव्ययीभावसमाससम्बद्धसूत्राणि द्वितीय अध्यायः एकभाग षड् सूत्रम् इत्यस्मात् सूत्रात् आरभ्य द्वितीय अध्याय एकपाद एकविंश सूत्रपर्यन्तं सन्ति अव्ययीभावसमाससम्बद्धसूत्राणि सन्ति एतयोः मध्ये सर्वे सूत्राणि. उत्तमम्. इत्युक्ते अत्र नाम इति अस्ति, यत्र कुत्रापि नाम अस्ति भवतः अवगमनं किं महोदय? नाम नाम इति विवरणं कृतः नाम इत्युक्ते उत्तमम्. अत्र उच्यते इति पदमस्ति, कीदृशं पदम् उच्यते इति कर्मणि पदम् वच् धातोः कर्मणि लट् रूपमस्ति. उत्तमं महोदय. अत्र अत्र किं ज्ञातव्यम् अस्मिन् नाम इति अर्थं किम् अहं न श्रुतम्? साधारणपदमेव सुबन्तपदं नाम नाम इति उच्यते अर्थं इत्युक्ते इत्युक्ते इत्युक्ते इति अर्थः उत्तमम्. अत्र अस्मिन् अधिकारे यदुच्यते, अत्र तु मुख्यविषयः तु अस्मिन् अधिकारे अव्ययीभावसमास अधिकारे यदुच्यते तत् सर्वम् अव्ययीभावसमासः भवति. इत्युक्ते अस्मिन् अधिकारे यानि यानि सूत्राणि सन्ति तेषाम् आधारेण यत् कार्यं क्रियते तत् सर्वम् अव्ययीभावसमासविधानम् एव इति विषयः अत्र. इदं सूत्रं स्वयं सम्पूर्णम् इत्युक्ते अनुवृत्तेः आवश्यकता नास्ति. उत्तमम्. अत्र अस्मिन् सूत्रे एकमेव पदमस्ति अव्ययीभावः. अत्र यथा मया पूर्वमेव उक्तं तत्र च्वी नाम्ना एकः प्रत्ययः अस्ति अत्र. अपि च धन्यवादः महोदय. उषा भगिनी भवती पठतु अग्रिमपरिच्छेदं. तद् उक्ते किं भगिनि च्वी नाम सः एकः प्रत्ययः तेन ई इति अत्र कथं वक्तव्यम्. अत्र गतिसमासः यदा वयं तत्पुरुषसमासप्रसङ्गे गतिसमासविषये पठामः तत्र बहूनि पदानि कथं कानिचन उदाहरणानि वक्तव्यानि. अत्र अशुक्लं शुक्लं कृत्वा तत्र शुक्लीकृत्य इति एकं पदमस्ति शुक्लीकृत्य. सः एकः प्रत्ययः अस्तु तेन तेन तत्र चकारस्य लोपः भवति खलु भवति. तदनन्तरं तत्र पदे अन्ते ईकारः श्रूयते. वकारः अपि गच्छति किम्? वकारः अपि गच्छति इति भाति. किन्तु अत्र वकारः लोपः भवति रैट्? कथं भवति श्री तस्मिन् विषये अग्रे गतिसमासप्रसङ्गे यदा वयं तत्पुरुषसमासप्रसङ्गे एव तिष्ठति ईकारः एव तिष्ठति. अत्र शुक्लीकृत्य तादृशानि पदानि ईकारः तत्र अन्ते आयाति तादृशानि पदानि सन्ति. पठतु भगिनि उषा भगिनि. किन्तु तस्य अर्थः कः तस्मिन् प्रसङ्गे तत्पुरुषसमासप्रसङ्गे ज्ञास्यामः भगिनि. किन्तु अत्र किमर्थम् उक्तवती? अत्र किमर्थम् उक्तवती इत्युक्ते अव्ययीभावः इत्यस्मिन् पदे तत्र अव्ययी इति किमर्थं भवति इत्युक्ते तत्र प्रत्ययस्य योजनेन तादृशं रूपं सिद्ध्यति अव्ययी इति पदम्. अनव्ययम् अव्ययं भवति इति बिकास् आफ् दट् भगिनि. तदेव इत्युक्ते अत्र उपरि लिखितम् अस्ति अनव्ययम् अव्ययं भवति इत्युक्ते तत्र यथा मया उक्तं गतिसमासप्रसङ्गे अशुक्लं शुक्लं कृत्वा इति विग्रहवाक्यं भवति. तत्र समस्तपदं शुक्लीकृत्य इति भवति. तथा एव अत्रापि यत् पदम् अव्ययपदं नास्ति तत्पदम् अनव्ययपदम् अव्ययं भवति इति कृत्वा अत्र अव्ययी इति लिखितमस्ति. तदेव अत्र च्वी प्रत्ययस्य प्रामुख्यम् इति मम चिन्तनं. पठतु भगिनि. अव्ययी भावश्च अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति. अव्ययीभावसमाससंज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति. इदं सूत्रं संज्ञासूत्रम् अस्ति. अव्ययीभावः प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम्. स्वरादिनिपातम् अव्ययम् इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति. अनुवृत्तिसहितसूत्रम् अव्ययीभावः च अव्ययम्. वदतु. अव्ययीभावश्च इति सूत्रमस्ति. प्रथम अष्टाध्याये अस्ति. अव्ययीभावश्च इति सूत्रेण अव्ययम् इति संज्ञा भवति. अव्ययम् इति अनुवृत्ति इट् कम्स् अस् अनुवृत्ति. सो अव्ययीभावः च अव्ययम् इति अनुवृत्तिसहितसूत्रम्. अव्ययीभावः प्रथमान्तं च अव्ययपदम् इदं संज्ञासूत्रम्. तावदेव इत्युक्ते आहत्य अत्र किं लिखितमस्ति, अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति. इत्युक्ते एतावत् संज्ञा इत्युक्ते नामकरणम् इति भवति. इत्युक्ते यत् पदं निर्मितमस्ति तत् पदम् अव्ययपदं भवति. अव्ययीभावसंज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति इति विषयः. अत्र केवलं द्विपदमिदं सूत्रम्. अस्मिन् प्रसङ्गे एकं नूतनं सूत्रम् अस्ति, स्वरादिनिपातमव्ययम् इति सूत्रमस्ति. तस्मिन् विषये अग्रे लिखितमस्ति. तत्र स्वरादिनिपातमव्ययं सूत्रं किं वदति, तत्र स्वरादिगणः इति एकः गणः अस्ति, तस्मिन् गणे ये ये शब्दाः सन्ति तेषां निपातसंज्ञा भवति. इत्युक्ते स्वरादिगणे स्थिताः शब्दाः निपातसंज्ञकाः भवन्ति इति तत् सूत्रं वदति. अपि च तेषाम् अव्ययसंज्ञा अपि भवति इति स्वरादिनिपातमव्ययं सूत्रं वदति. तस्मिन् विषये अग्रे लिखितमस्ति. किन्तु स्वरादिनिपातमव्ययम् इति सूत्रात् अव्ययम् इति पदस्य अनुवृत्तिः अस्ति. इतोपि किमस्ति अस्मिन् परिच्छेदे भगिनि, पुनः कृपया वदतु स्वरादि निपात अव्ययम्. अत्र स्वरादिनिपातमव्ययम् इति सूत्रम् अस्ति. अस्मिन् सूत्रे अस्मात् सूत्रात् अव्ययम् इति पदम् अनुवृत्तिरूपेण अव्ययीभावश्च इति सूत्रे दत्तमस्ति, आयाति. अव्ययम् इति पदम् अनुवृत्तिरूपेण आयाति. किन्तु स्वरादिनिपातमव्ययम् इति सूत्रस्य प्रसङ्गे अस्मिन्नेव करपत्रे किञ्चित् अधोभागे लिखितमस्ति. तत् किम् इत्युक्ते, स्वरादिगणे तत्र एकः गणः अस्ति, तस्मिन् गणे ये ये शब्दाः सन्ति ते शब्दाः निपातसंज्ञकाः भवन्ति. इत्युक्ते तदनन्तरं निपातसंज्ञायाः अनन्तरं तेषाम् अव्ययसंज्ञा अपि भवति. इत्युक्ते आहत्य अस्माकं विषयः तु अव्ययीभावसमासः. इत्युक्ते केचन गणाः सन्ति, चादिगणः, प्रादिगणः, स्वरादिगणः इत्यादि गणाः सन्ति. तेषु गणेषु केचन शब्दाः सन्ति, तेषां प्रथमतया निपातसंज्ञा भवति, तदनन्तरं स्वरादिनिपातमव्ययम् इति सूत्रेण निपातसंज्ञकशब्दानाम् अव्ययसंज्ञा भवति. इत्युक्ते तत्र प्रादिगणे ये ये शब्दाः सन्ति, अपि च चादिगणे ये ये शब्दाः सन्ति, तेषां अव्ययसंज्ञा, तेषां निपातसंज्ञा भवति आरम्भे, तदनन्तरं स्वरादिनिपातमव्ययम् इति सूत्रेण तेषाम् अव्ययसंज्ञा दीयते. तत् सर्वं कथं भवति इति अस्मिन्नेव करपत्रे किञ्चित् अधोभागे दत्तमस्ति. किन्तु अत्र प्रसक्तिः तु केवलम् अस्मात् सूत्रात् एकमेव पदम् अनुवृत्तिरूपेण अव्ययीभावश्च इति सूत्रे आयाति इति विषयः. अत्र तु तस्य प्रसक्तिः तावदेव अत्र. अस्तु भगिनी, वर्गे अपि विद्याभगिनी एतत् पदम् उपयोगं कृतवती, निपातसंज्ञा. निपातसंज्ञा इति किं, अहं तथापि न अवगच्छामि, इदानीमपि सम्यक्तया न अवगच्छामि. निपात इत्युक्ते पूर्वनिपात वा परनिपात खलु? इत्युक्ते डस् इट् कम् बिफोर् आर् डस् इट् फाल् आफ्टर्? इदानीं तु निपातसंज्ञा इत्युक्ते किम्? अत्र एतावता अहमपि भगिन्याः ध्वनिमुद्रणमेव श्रुतवती. तत्र भगिनी किम् उक्तवती, यत्र कुत्रापि एका उदाहरणार्थं वदामि, यत्र सुप्तिङ्गन्तं पदम् इति एकं सूत्रमस्ति, तेन किं भवति, पदम् इति संज्ञा दीयते सुप्तिङ्गन्तं पदम् इति सूत्रेण पदसंज्ञा दीयते. सुगन्तं नो चेत् तिङ्गन्तम् अस्ति चेत् तत् पदं भवति. तथा एव अत्र व्याकरणलोके भसंज्ञा नाम्ना एका संज्ञा अस्ति, तथा एव निपातसंज्ञा एका संज्ञा अस्ति. अपि च अत्र अग्रे गत्वा प्रादयः अपि एका संज्ञा एव. इत्युक्ते आहत्य वयं पूर्वमपि पठितवन्तः उपसर्जनसंज्ञा प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रमपि पठितवन्तः. इत्युक्ते तत्र उपसर्ज यत्र कुत्रापि उपसर्जनसंज्ञा भवति चेत् तत्र किञ्चित् विशिष्टं कार्यं भवति. किन्तु यावत्पर्यन्तं वयं न पठामः तावत्पर्यन्तं तस्य संज्ञायाः प्रामुख्यं किम् इति वयम् अवगन्तुं न शक्नुमः. किन्तु इदानीं पर्यन्तं भगिनी न उक्तवती, अतः अहमपि सम्यक् न जानामि. इत्युक्ते एतावत् तादृशी संज्ञा अस्ति चेत् तत्र किमपि विशिष्टं कार्यं भवति इति तु सत्यम्. अस्तु, उपसर्जन एका संज्ञा अस्ति, पदमपि एका संज्ञा अस्ति, तद् अवगच्छामि. इदानीं निपातः अपि एका संज्ञा अस्ति वा, निपातसंज्ञा इति संज्ञा अस्ति वा? निपात अपि एका संज्ञा एव. किन्तु पूर्वं यत् वयं पठितवन्तः, पूर्वनिपात उपसर्जनम् अस्ति चेत् पूर्वनिपात भवति, तद् तत्र निपात एतत् संज्ञा न एषा संज्ञा नास्ति वा? इत्युक्ते अत्र उपसर्जनसंज्ञायाः प्रसङ्गे तत्र कार्यद्वयं वयं दृष्टवन्तः. एकमस्ति उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः भवति, इत्युक्ते पदस्य पूर्वप्रयोगः भवति इति वयं दृष्टवन्तः. किन्तु अत्र निपातसंज्ञायाः योजनेन निपातसंज्ञायाः कार्यं किम् इति मया न अवगतं. किन्तु अहमपि न पठितवती, तदर्थं तावदेव. अस्तु, भगिनी वदति किं किञ्चित् पुनः भगिनी वर्णनं करोतु इति? भगिनी वदति यत्र यत्र आवश्यकं तत्र सा निश्चयेन वदति. भवती विद्याभगिनीं वदति किं वयम् इदानीं न गच्छामः इति? न पृष्टवती, अहं न पृष्टवती. भगिनी यावत् पाठितवती तावत्पर्यन्तं किञ्चित् पुनस्मरणं करणीयं, तदेव मम कर्तव्यं, तावदेव. उत्तमम्. अत्र स्वरादिनिपातमव्ययम् इति सूत्रात् केवलम् अव्ययम् इति पदस्य अनुवृत्तिः अस्ति, अव्ययीभावश्च इति सूत्रे, तावदेव अत्र. किन्तु अत्र अव्ययीभावश्च इति संज्ञासूत्रमस्ति. साधारणतया अष्टाध्याय्यां संज्ञासूत्राणि प्रथमाध्याये सन्ति इति कृत्वा अस्य सूत्रस्य संख्या पश्यामश्चेत् प्रथमाध्यायस्य प्रथमपादस्य एकचत्वारिंशत्तमं सूत्रमस्ति. अनेन सूत्रेण अव्ययसंज्ञा दीयते इति विषयः. यद्यपि सूत्रे पदद्वयमेव अस्ति, अव्ययम् इति पदम् अनुवृत्तरूपेण अत्र आयाति. तदनन्तरम् उदाहरणं दत्तमस्ति, भगिनी पठतु. यथा हरौ इति अधिहरि अव्ययीभावसमासः विधीयते अव्ययीभावः इति सूत्रेण, तस्य अव्ययसंज्ञा भवति अव्ययीभावश्च इति सूत्रेण. हरौ इति विग्रहवाक्यं बिकम्स् अधिहरि, समस्तपदम् अधिहरि. अधिहरि इति अव्ययीभावसमासः इत्युच्यते. अव्ययीभावः इति सूत्रेण अव्ययीभावसमाससंज्ञा विधीयते. अधिहरि हेस् अव्ययसंज्ञा विकास अव्ययीभावश्च इति सूत्रेण. तावदेव. इत्युक्ते अत्र एतावता अधिहरि इति समस्तपदं, किन्तु विग्रहवाक्यं लिखामश्चेत् हरिशब्दस्य सप्तम्यन्तं रूपम्. अत्र सप्तमी विभक्तेः प्रसङ्गः कुत्र आयाति? अधिकरणे, अधिकरणसप्तमी इति वदामः. तत्र अधि इति अव्ययमस्ति अत्र, तस्य प्राधान्यमस्ति अत्र अव्ययीभावसमासयुक्तपदम् अधिहरि. अधिहरि इति पदस्य विग्रहवाक्यं हरौ. हरौ इति लेखनीयमस्ति. अपि च अव्ययीभावः इति सूत्रेण किं भवति? वदतु. अधिहरि समाससंज्ञा विधीयते अव्ययीभावसमासः विधीयते अव्ययीभावः इति सूत्रेण. अधिहरि इति अव्ययम् अव्ययीभावश्च इति सूत्रेण एतावत् अधिहरि इति पदम् अव्ययपदम् अत्र यद्यपि हरिशब्दः पुंलिङ्गशब्दः अस्ति किन्तु अधिहरि इति पदं तु नपुंसकलिङ्ग हरिं नास्ति हरिं नास्ति अधिहरि एव अधिहरि एव नपुंसकलिङ्गपदं भवति भगिनी वाक्ये वाक्यं वदतु अधिहरि पदम् उपयुज्य समस्तपदम् यद् अग्रे अग्रे आयास्यति भगिनि अग्रे आयास्यति तत् सर्वम् आयास्यति सूर्यकुमारी भगिनी वदतु करपत्रं कदा अस्ति करपत्रे दत्तमस्ति पश्यतु उपरि एव अत्र आहत्य ईमेल् मध्ये अस्ति ईमेल् मध्ये अस्ति अव्ययीभावश्च इति सूत्रेण समस्तपदम् अव्ययं भवति अव्ययसंज्ञा भवति इत्युक्ते आहत्य तत् पदम् अव्ययपदम् किन्तु विस्तरेण अग्रे अस्मिन्नेव करपत्रे अग्रे लिखितम् अस्ति यदा वयं पठामः तदा इतोपि विस्तरेण अवगन्तुं शक्नुमः अनन्तरं शर्मिला भगिनी भवती पठतु अग्रिमं परिच्छेदम् अस्ति वा महोदय अव्ययीभावसमासे पूर्वपदम् अव्ययम् इत्युक्तं तर्हि अव्ययं नाम किम् इति अवगन्तम् अधोभागे अव्ययी अव्ययस्य व्याख्या दीयते अव्ययम् अव्ययस्य लक्षणं कौमुद्यां दीयते यत् सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्न व्येति परिवर्तते तत् अव्ययम् इति अव्ययम् इति त्रिषु लिङ्गेषु सर्वासु सप्तविभक्तिषु यत् रूपं न परिवर्तते तत् अव्ययम् इति परिभाषा उत्तमम् इत्युक्ते अत्र अव्ययलक्षणम् एतदेकः श्लोकः अस्ति इत्युक्ते कौमुद्यां दीयते इति लिखितम् अस्ति अव्ययस्य लक्षणं किम् अत्र वयम् अन्वयरचनां कुर्मः चेत् कथं लेखनीयं त्रिषु लिङ्गेषु सप्तासु सर्वासु विभक्तिषु सर्वेषु वचनेषु सदृशं सदृशं यत् न व्येति यत् न व्येति तद् अव्ययम् अत्र यन्न व्येति इति किञ्चित् पदविच्छेदं करोतु भगिनि यत् न व्येति यत् दट् विच् डस् नाट् चेञ्ज् अत्र सन्धिः अस्ति किञ्चित् सरला भगिनी भवती वक्तुम् इच्छति वा यरो अनुनासिके अनुनासिको सरला भगिनी अस्ति वा अत्र उषा भगिनी भवती एव वदतु अत्र कीदृशं कार्यं भवति यरो अनुनासिके अनुनासिको अनुनासिके वा इत्युक्ते अत्र तकार इस् यर् इट्स् फालोड् बै नकार सो द तकार बिकम्स् यरो अनुनासिके अनुनासिको वा बिकम्स् अनुनासिक यन्न भवति इत्युक्ते आहत्य आरम्भे तत्र प्रथमतया जस्त्वं भवति जस्त्वं भूत्वा यद् भवति तदनन्तरं दकारस्य स्थाने टवर्गी अन्तिमव्यञ्जनं नकारादेशः भवति इत्युक्ते प्रथमतया झलां जशोन्ते कार्यमस्ति तदनन्तरं यरोनुनासिकेऽनुनासिको वा इति सूत्रमस्ति तत्र सूत्रे वा इति दत्तमस्ति इति कृत्वा विकल्पेन रूपद्वयं भवति यद् न यन्न इति भवति अत्र व्येति इति पदमस्ति व्येति इत्युक्ते तत्र वि उपसर्गपूर्वकः ई धातुः तत्र इण् गतौ इति एकः धातुः अस्ति अदादिगणीयधातुः तत्र एति तस्य लट्लकाररूपम् एति अस्ति वि योगः एति व्येति इति भवति व्येति इत्युक्ते न व्येति इत्युक्ते न परिवर्तते इति विषयः अत्र अपि च अत्र इतोपि किमस्ति व्येति इत्यस्मिन् वियोगः येति तत्र यण्सन्धिः अपि भवति व्येति तत्र किं वक्तव्यं धातूपसर्गयोः नित्या संहिता संहिता नित्या धातूपसर्गयोः अत्र उपसर्गः वि अस्ति धातुः अस्ति धातूपसर्गयोः मध्ये तत्र संहिता नित्या इति कृत्वा अत्र सन्धिः भूत्वा यण्सन्धिः भूत्वा व्येति इति पदमायाति एतावता अत्र अव्ययस्य लक्षणम् उक्तमस्ति त्रिषु लिङ्गेषु सर्वासु विभक्तिषु सर्वेषु वचनेषु यत् न परिवर्तते तदेव अव्ययम् इति विषयः अग्रे पठतु संस्कृतभाषायां बहूनि अव्ययपदानि सन्ति कानिचन प्रसिद्धानि अव्ययानि अथ अपि इति इव एव एवं च यथा तथा यावत् तावत् नूनं पुनः किल खलु इत्यादीनि सर्वासु विभक्तिषु एतेषाम् अव्ययानि रूपाणि न परिवर्तन्ते अत्र अव्ययपदानाम् उदाहरणं दत्तम् अग्रे अपि पठामि अत्र बहूनि अव्ययपदानि दत्तानि कानिचन प्रसिद्धानि अव्ययानि सन्ति इति लिखितमस्ति एतानि परिचितानि एव परिचितानि पदानि एव अत्र किञ्चित् पुनः इति एकं पदमस्ति पुनः तु रेफान्तव्ययम् इति वदामः तत्र पुनः इत्युक्ते न प्रथमः अप्रथमः इति वदामः अत्र सर्वासु विभक्तिषु तेषाम् अव्ययानां रूपाणि न परिवर्तन्ते तावदेव अत्र किमपि नास्ति एतावत् अत्र एकं अव्ययं स्वीकृत्य वदतु भगिनी अत्र अपि इति अव्ययमस्ति अपि इति इत्यस्य परिवर्तनं भवति वा न वा न भवति न भवति इत्युक्ते यत्र कुत्रापि तस्य प्रयोगं कुर्मः तादृशरीत्या एव तस्य प्रयोगः भवति सर्वासु विभक्तिषु सर्वेषु वचनेषु त्रिषु लिङ्गेषु तस्य रूपं समानमेव सदृशम् इत्युक्ते समानं तस्य परिवर्तनं न भवति अग्रे पठतु व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा संज्ञा भवति तेभ्यः यदा सुप्रत्ययाः विधीयन्ते तदा तेषां सुप्रत्ययानां लुप् लोपः भवति अव्ययादासुपः इति सूत्रेण सुबन्तानां तिङन्तानां च पदसंज्ञा भवति सुप्तिङन्तं पदम् इति सूत्रेण इति ज्ञातम् अव्ययानाम् अपि पदसंज्ञा भवति सुप्रत्ययस्य विधानेन यद्यपि सुप्रत्ययाः लुप्यन्ते तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा इत्यस्यैव सर्वाणि अव्ययानि सुबन्तानि एव भवन्ति यतोहि तेभ्यः सुप्रत्ययाः विधीयन्ते च अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु सर्वासु विभक्तिषु सर्वेषु वचनेषु च समानानि भवन्ति बहुमुख्यविषयः अस्ति अत्र अस्मिन् परिच्छेदे बहुमुख्यविषयः व्याकरणे केषाञ्चन शब्दानाम् अत्र अग्रिमेषु परिच्छेदेषु तत्र अव्ययसंज्ञा कैः कैः सूत्रैः दीयते इति लिखितमस्ति व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति अग्रे पुनः वदतु भगिनि तत्र किं लिखितमस्ति यतोहि फैनल् रूपं न परिवर्तते परन्तु तत्र सुप्रत्ययाः सर्वासु वचनेषु विभक्तिषु अस्ति परन्तु अव्ययादसुपः इति सूत्रेण तस्य लोपः भवति तत्र अत्र भ्रमः मास्तु तत्र समीचीनतया अवगन्तव्यम् अस्ति अत्र केचन अत्र पुनः एकवारं पठामश्चेत् व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति इत्युक्ते कथं भवति इत्युक्ते तेभ्यः सुप्रत्ययाः विधीयन्ते आरम्भे यथा यदा वयं सुबन्तपदनिर्माणं कुर्मः रामः इति पदस्य अन्ते रामशब्दस्य अनन्तरं सु प्रथमाविभक्ति एकवचनप्रत्ययं योजयामः तथा एव अत्रापि आरम्भे सुप्रत्ययाः विधीयन्ते स्वौजसमौट् तत्र एकं दीर्घं सूत्रम् अस्ति तत्र तस्मिन् सूत्रे एकविंशति सुप्रत्ययाः सन्ति, तेन सूत्रेण ज्ञाप्रातिपदिकात् इति सूत्रेण अत्रापि प्रथमतया प्रातिपदिकनिर्माणं भवति. प्रातिपदिकस्य निर्माणानन्तरम् अत्र अव्ययपदेषु अपि सुप्रत्ययानां योजनं भवति, सुप्रत्ययविधानं भवति. आरम्भे भवति किन्तु तदनन्तरम् अव्ययात् आप्सुपः इति सूत्रेण सुप्रत्ययानां लोपः भवति इति कृत्वा इति मुख्यविषयः. इत्युक्ते अव्ययपदानि अपि सुबन्तपदानि इति अस्माभिः अवगन्तव्यम्. न केवलं सुबन्तपदानि, अव्ययपदानि अपि सुबन्तपदानि एव. किमर्थमित्युक्ते आरम्भे तेभ्यः परतः सुप्रत्ययानां विधानं भवति, तदनन्तरं तेषां लोपः अव्ययात् आप्सुपः इति सूत्रेण तेषां लोपः भवति इति कृत्वा. इत्युक्ते पूर्वं सुप्रत्ययविधानं भवति, तदनन्तरं तेषां लोपः भवति इति कृत्वा तेषां पदसंज्ञा अस्ति वा इत्युक्ते तत्र पदसंज्ञा अस्ति. कथम् इत्युक्ते सुप्तिङन्तं पदम् इति सूत्रेण तेषाम् अन्ते पूर्वं सुप्रत्ययः आसीत् इति कृत्वा प्रत्ययलोपानन्तरम् अपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र पदसंज्ञा अस्ति इति मुख्यविषयः. अवगतं वा भगिनि? इत्युक्ते एतेषां पदानाम् अन्ते प्रथमतया सुप्रत्ययान् योजयामः, तदनन्तरम् अव्ययात् आप्सुपः इति सूत्रेण तत्र सुप्रत्ययानां लोपः भवति. एकवारं सुप्रत्ययानां लोपः भवति चेत् तेषां पदानां पदसंज्ञा अस्ति वा इति प्रश्नः उदेति. तस्य उत्तरमेव तत्र पदसंज्ञा अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण. तत्र प्रत्ययनिमित्तिकं कार्यं भवति इति कृत्वा सुप्तिङन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा अस्ति एव. तदर्थमेव अत्र अग्रिमं वाक्यं लिखितमस्ति, सर्वाणि अव्ययानि सुबन्तानि एव, यतोहि तेभ्यः परतः सुप्रत्ययाः लुप्यन्ते. इत्युक्ते सुप्रत्ययानां लोपानन्तरम् अपि तेषां पदसंज्ञा तिष्ठति इति कारणतः ते सुबन्तानि एव. अत्र अव्ययात् आप्सुपः इति एकं सूत्रमस्ति, तत् सूत्रं किञ्चित् परिशीलयामश्चेत् किं वदति. अव्ययात् अनन्तरं स्थितस्य सुप्रत्ययानां लोपः अपि च आप्रत्ययानां लोपः भवति इति सूत्रं वदति. आप् इत्युक्ते तत्र त्रयः स्त्रीप्रत्ययाः सन्ति, टाप् डाप् चाप् इति त्रयः स्त्रीप्रत्ययाः सन्ति, तेषां लोपः अपि अव्ययात् आप्सुपः इति सूत्रेण भवति. अत्र अव्ययात् इति पञ्चम्यन्तमस्ति, आप् इति इत्युक्ते आप् प्रत्ययान् प्रत्ययानां लोपः भवति, अपि च सुप्रत्ययानां लोपः अपि भवति. अव्ययपदात् अनन्तरम् अव्ययपदस्य अनन्तरं यः सुप्रत्ययः अस्ति तस्य लोपः भवति अनेन सूत्रेण. अयं तु बहुमुख्यविषयः. अत एव इति लिखितमस्ति अत्र. अत एव अत्र एकः सन्धिः अस्ति, वदतु कोऽपि, वदतु अत्र वदति वा अत्र. अत एव इति लिखितमस्ति अत्र, विसर्गसन्धिः अस्ति तत्र. सूत्रं तु अहं न जानामि. उत्तम. इत्युक्ते लोपः जातः, विसर्गस्य लोपः भवति. आहत्य पञ्चमं भाट्टसूत्रम् अस्ति, पञ्चमं भाट्टसूत्रम् इत्युक्ते अतः परस्य विसर्जनीयस्य आचि लोपः इति एकं सूत्रमस्ति. इत्युक्ते पञ्चभाट्टसूत्राणि सन्ति, तेषु पञ्चमं सूत्रम् एव अत्र कार्यं करोति. अनेन सूत्रेण अत्र विसर्गस्य लोपः भूत्वा अत एव इति पदं लिखितमस्ति. इत्युक्ते तदर्थमेव अव्ययानां रूपाणि त्रिषु लिङ्गेषु सर्वासु विभक्तिषु सर्वेषु वचनेषु समानानि भवन्ति. अत्र भवती एव वदतु, अत एव इत्युक्ते तत्र कारणं किं भगिनि, वदतु कारणं किमुक्तम् अत्र. अन्तिमं वाक्यमस्ति अत एव तेषां रूपाणि सर्वत्र समानानि इति लिखितमस्ति. किमर्थं समानानि? प्रत्ययाः लोपः जातः, अतः तस्य सम्बद्ध सन्धिकार्यम् अथवा कार्यं न भवति. अत्र सन्देहप्रसक्तिः नास्ति, किन्तु इत्युक्ते सुप्रत्ययानां लोपः भवति इति एव विषयः. यद्यपि सुप्रत्ययानां लोपः भवति, तथापि तस्य लक्षणं तिष्ठति, पदसंज्ञा तिष्ठति तत्र इति विषयः. अव्ययाद् आप्सुपः इति एकं नूतनं सूत्रं, तेन सूत्रेण अव्ययपदस्य अनन्तरं यत् सुप्रत्ययः, यः सुप्रत्ययः अस्ति तस्य लोपः भवति. लोपः तु विशिष्टप्रकारकः लोपः, लुक् भवति. लुक् इत्युक्ते तत्र विशिष्टकार्यम् अस्ति इति मम अवगमनम्. उत्तमम्. अनन्तरम् अरविन्द महोदय, भवान् पठतु अग्रे. अष्टाध्याय्यां तेषां शब्दानाम् अव्ययसंज्ञा भवति इति अग्रे उच्यते. प्राग्रीश्वरात् निवाताः, इदम् अधिकारसूत्रमस्ति. एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रादारभ्य अधिरीश्वरे इति सूत्रपर्यन्तम् अस्ति. अतः एव सूत्रे रीश्वरात् इति उक्तम्. अस्मिन् अधिकारे ये शब्दाः पठिताः तेषां सर्वां निपातसंज्ञा भवति. चादयो असत्वत् इति सूत्रेण एतस्य उदाहरणं दीयते. प्राक् इत्यव्ययं जीशवरात् पञ्चम्यन्तं, निपातः प्रथमान्तं, सूत्रं स्वयं सम्पूर्णम्. एकम् अधिकारसूत्रम् अत्र स्पष्टीकृत्य प्राग्रीश्वरात् निपातः, तत् प्राग् पूर्वपदम्, अधीश्वरात् इति उत्तरपदं, द्विपदम् इदं सूत्रं. अधीश्वरात् इति सूत्रात् पर्यन्तम् अस्ति इति यस्य अधिकारः. अतः सूत्रे जीश्वरात् इति उक्तम्. अस्मिन् अधिकारे ये शब्दाः पठिताः तेषां सर्वेषां निपातसंज्ञा भवति. अत्र अनेकशब्दाः अस्मिन् सूत्रे सूत्रस्य अधिकारे वर्तते, तेषां सर्वेषां निपातसंज्ञा भवति. सुमन् भगिन्या पृच्छितं निपातसंज्ञा अत्र मया किम् अवगन्तम् इति अहं वक्तुमिच्छामि. निपात एकसंज्ञा अस्ति केषां वर्गाणां पदानां, किन्तु निपातम् एक कर्तृपदं कर्मपदम् इति अपि अस्ति. तस्य अर्थः प्रतिष्ठिता या विन्यसिता, यत्र क्रियापदेन उपयुज्य तदा पूर्वपदम् उत्तरपदं निपातः, पूर्वनिपात उत्तरनिपात इति अर्थं भवति. किन्तु संज्ञारूपेण तदेव निपात केवलं संज्ञारूपेण अवस्थितम्. चादयः सत् असत्त्वे इति सूत्रे उदाहरणं दीयते. इति चादय एकं चादिवर्गः, चादय इति वर्गः तस्य गणः अस्ति, चादिगणः. तदा तस्यापि निपातसंज्ञा अस्ति. प्राक् अव्ययं रीशवरात् इति पञ्चम्यन्तं, निपातः इति प्रथमान्तं, सूत्रं स्वयं सम्पूर्णं. इत्युक्ते आहत्यत्र प्राग्रीश्वरान् निपातः, अत्र प्राग्रीश्वरात् इति पञ्चम्यन्तमस्ति. प्राक् प्राक् इति अव्ययपदमस्ति तत्र प्राक् कडारात् समासः तस्मिन् अपि वयम् अवगतवन्तः. प्राक् इति अव्ययपदं रीश्वरात् इति पञ्चम्यन्तं निपाताः इति प्रथमान्तम्. अत्र अस्मिन् सूत्रे निपाताः इति पदमेव बहुमुख्यं पदम्. किमर्थमित्युक्ते अस्मिन् एतत् सूत्रम् अधिकारसूत्रमस्ति. अस्य सूत्रस्य अधिकारे ये ये शब्दाः पठिताः तेषां निपातसंज्ञा भवति. इत्युक्ते एतावत्पर्यन्तं यद्यपि निपातसंज्ञा नाम का इत्युक्ते निपातसंज्ञा अस्ति चेत् तत्र कीदृशं कार्यं भवति इति वयं न अवगतवन्तः. किन्तु चिन्ता मास्तु, अग्रे सर्वं वयम् अवगन्तुं शक्नुमः. तत्र इत्युक्ते अस्मिन् अधिकारे ये ये शब्दाः सन्ति तेषां निपातसंज्ञा भवति इति तावत् अवगच्छन्तु. इत्युक्ते यत्र कुत्रापि निपातसंज्ञा अस्ति चेत् तत्र किञ्चित् विशिष्टं भिन्नं कार्यं भवति. साधारणतया यथा मया पूर्वमेव उक्तं, भसंज्ञा अस्ति चेत् किञ्चित् भिन्नकार्यं भवति. पदसंज्ञा अस्ति चेत् तत्र पदसम्बद्धकार्याणि भवन्ति, इत्युक्ते सन्धिकार्याणि भवन्ति. तथा इत्युक्ते निपातसंज्ञा अस्ति चेत् अपि तत्र विशिष्टकार्याणि भवन्ति. किन्तु अस्माकम् अवधानं तु निपातसंज्ञायाः प्रसङ्गे नास्ति. अस्माकम् अवधानं तु केवलम् अव्ययसंज्ञायाः प्रसङ्गे. किन्तु अत्र किमर्थं निपातम् इति उक्तमस्ति इत्युक्ते ये ये शब्दाः निपातसंज्ञकाः भवन्ति आरम्भे ते सर्वे अन्ततो गत्वा ते अव्ययसंज्ञकाः भवन्ति. स्वरादिनिपातमव्ययम् इति सूत्रेण ते शब्दाः सर्वे अव्ययसंज्ञकाः भवन्ति इति एव विषयः. अत्र तु प्राग्रीश्वरान् निपातः इत्यस्य सूत्रस्य अधिकारे एकं सूत्रमस्ति, चादयो सत्त्वे. अत्र चादयो सत्त्वे इति सूत्रं किं वदति, एकवारं पठतु भगिनि. तस्मात् पूर्वं प्राक् प्राक्रीश्वरात् इति किम् अस्ति पुनः वदतु. प्राग्रीश्वरान् निपाताः तत्र पदत्रय तत्र पश्यतु भगिनि. प्राक् इति एकं पदम्, रीश्वरात् इति अन्यत् पदं, निपाताः इति पदत्रयम् अस्ति अस्मिन् सूत्रे. इत्युक्ते एतावता अस्मिन् परिच्छेदे एकमेव वाक्यं बहुमुख्यं वाक्यम्. अस्य सूत्रस्य अधिकारे ये ये शब्दाः पठिताः तेषां सर्वेषां निपातसंज्ञा भवति इति मुख्यविषयः. इत्युक्ते अस्मिन् अधिकारे ये शब्दाः पठिताः इत्युक्ते एतत् सूत्रम् अधिकारसूत्रम्. अस्य अधिकारसूत्रस्य अधिकारे अन्यानि सूत्राणि कानिचन सूत्राणि सन्ति. उदाहरणार्थं चादयो सत्त्वे इति एकं सूत्रम्. इत्युक्ते एकम् अधिकारसूत्रमस्ति. अधिकारसूत्रस्य तस्मिन् अधिकारे अन्यानि सूत्राणि सन्ति. तानि सूत्राणि किं वदन्ति, तेषां प्रामुख्यं किं, तेषाम् अर्थः कः इति अग्रे आयास्यति. अत्र चादयो सत्त्वे इति एकं सूत्रमस्ति. तत् सूत्रं किं वदति इति अधुना पठामश्चेत् किञ्चित् अवगन्तुं शक्नुमः. पठतु महोदय. एकनिमिष. किन्तु प्राक् रीश्वरात् द्वयोः पदयोः अर्थं ज्ञातुं न जानीमः चेत् अपि सम्यक् किम्? सम्यक् एव. इत्युक्ते अत्र किम् अत्र महत्त्वं किम् इत्युक्ते निपाताः इति पदस्य प्रामुख्यमस्ति अत्र. अत्र ते सर्वे निपातसंज्ञकाः भवन्ति. अस्य सूत्रस्य अधिकारे यानि सूत्राणि सन्ति तेषां निपातसंज्ञा भवति. इत्युक्ते अस्य सूत्रस्य अधिकारे चादयो सत्त्वे इति एकं सूत्रमस्ति. तत् सूत्रं पठामश्चेत् सूत्रं किं वदति इति पठामश्चेत् वयम् इतोपि किञ्चित् अवगन्तुं शक्नुमः. इत्युक्ते आहत्य प्राग्रीश्वरान् निपातः इति सूत्रम् अधिकारसूत्रमस्ति इति कृत्वा तस्य अधिकारे अन्यानि बहूनि सूत्राणि सन्ति. तेषु अन्यतमं सूत्रमेव चादयो सत्त्वे. चादयो सत्त्वे सूत्रं किं वदति, पठतु महोदय. चादयो सत्त्वे चादिगुणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति. यदि कस्यचित् शब्दस्य लिङ्ग निर्देशः संख्यानिर्देशः वा भवितुम् अर्हति. तर्हि सः शब्दः द्रव्यवाचि इति उच्यते। यथा पृथिवी, आपः, रामः, ज्ञानम् इत्यादयः। यदि तादृशनिर्देशः न भवितुम् अर्हति तर्हि सः शब्दः अद्रव्यवाचि इति उच्यते। यथा च, वा, अपि इत्यादयः। च आदि एते एषां ते चादयः बहुव्रीहि। सत्वं लिङ्गसङ्ख्यान्वितं द्रव्यं न द्रव्यम् अद्रव्यं तस्मिन् अद्रव्ये। चादयः प्रथमान्तम् असत्त्वे सप्तम्यन्तं द्विविधमिदं सूत्रं। प्रागिरीश्वरात् निपात इत्यस्मात् सूत्रात् निपातः इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रं चादयः असत्त्वे निपातः निपाताः। अत्र चादयो असत्त्वे इति सूत्रस्य महोदय अत्र एकं कार्यं करोतु, प्रत्येकं वाक्यं स्वीकृत्य वदतु, प्रत्येकं वाक्यं विवृणोतु। चादिगणे चादिगणे चादयः इति चादिगणस्य संज्ञा चादि च वा अपि इत्यादयः इति चादिगणे अस्ति। इत्युक्ते अत्र महोदय अत्र चादिगणे चादिगणः इत्युक्ते सः एकः गणः इत्युक्ते तस्मिन् गणे केचन चादिगणः नाम्ना एकः गणः अस्ति व्याकरणे, तस्मिन् गणे केचन शब्दाः सन्ति इति एकः विषयः। किन्तु अत्र मुख्यविषयः तु तत्र तस्मिन् गणे ये ये शब्दाः सन्ति तेषाम् अर्थः अद्रव्यवाचिषु अर्थेषु तेषां निपातसंज्ञा भवति। अत्र पदद्वयम् अवगन्त अत्र अस्य पदस्य अर्थः कः इति ज्ञातव्यम्। अद्रव्यवाचिषु तत्र एकः गणः अस्ति, तस्मिन् गणे बहवः शब्दाः सन्ति, तेषां शब्दानाम् अर्थः अद्रव्यवाचिषु निपातसंज्ञा भवति। अधुना अत्र द्रव्यं नाम किम् इति ज्ञातव्यम्। अत्र कोऽपि वदति वा, भगिनी उक्तवती द्रव्यं नाम किम्? यस्य संज्ञा अथवा लिङ्ग विधीयते तद्द्रव्य। यस्य संज्ञा भगिनी किम् उक्तवती इत्युक्ते द्रव्यं द्रव्यम् इत्युक्ते भौतिकजगतः पदार्थः अपि च लिङ्गसङ्ख्यान्वितं द्रव्यम्। द्रव्यं नाम किम् इत्युक्ते लिङ्गसङ्ख्यान्वितं द्रव्यम् इति एकं निर्वचनमस्ति। अनन्तरम् अत्र अद्रव्यवाचिषु इति लिखितमस्ति। क्षम्यताम्, एतत् न अवगच्छामि एव, किञ्चित् विवरणं करोतु। भगिनी किम् उक्तवती वदति चेत् सम्यक्, किन्तु तस्य अर्थः कः इति कृपया वदतु। किञ्चित् वदामि। अत्र किं लिखितमस्ति, चादिगणः एकः गणः, तस्मिन् गणे केचन शब्दाः सन्ति, तेषाम् अर्थः अद्रव्यवाचिषु निपातसंज्ञा भवति। इत्युक्ते अत्र कस्यचित् शब्दस्य लिङ्गनिर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति चेत् सः शब्दः द्रव्यवाचि इति वदामः। अत्र उदाहरणार्थं चत्वारि पदानि दत्तानि, पृथिवी एकं पदम्, आपः, रामः, ज्ञानम् इति पदमस्ति। इत्युक्ते अत्र एतानि चत्वारि पदानि पश्यामश्चेत् परिशीलयामश्चेत् पृथिवी इति स्त्रीलिङ्गपदमस्ति, आपः इति स्त्रीलिङ्गपदं, किन्तु नित्यबहुवचनान्तपदं, नित्यश्रीलिङ्गपदम्। अत्र आपः शब्दस्य रूपाणि एकवचने अथवा द्विवचने न कदापि सम्भवति। आपः इति पदं नित्यबहुवचनान्तपदम्। पृथिवी इति पदम् एकवचनपदम् अपि च बहुवचने अपि वक्तुं शक्नुमः, स्त्रीलिङ्गपदम्। रामः पुंलिङ्गपदम्, एकवचनपदं। ज्ञानं नपुंसकलिङ्गपदम्। इत्युक्ते एतानि चत्वारि पदानि परिशीलयामश्चेत् तेषां लिङ्गनिर्देशं कर्तुं शक्नुमः, सङ्ख्यानिर्देशमपि कर्तुं शक्नुमः। इत्युक्ते तेषां सङ्ख्या अपि एकवचने द्विवचने बहुवचने अपि वक्तुं शक्नुमः, तेषां लिङ्गः अपि अस्ति। तादृशेषु तादृशानि पदानि इत्युक्ते यदि एतादृशलिङ्गनिर्देशं लिङ्गनिर्देशः अपि च सङ्ख्यानिर्देशः यत्र भवति तत्र निपातसंज्ञा न भवति. अस्तु, उत्तमं, धन्यवादः. तर्हि निपातसंज्ञा कदा भवति? कदा भवति इत्युक्ते अद्रव्यवाचिषु अर्थेषु, इत्युक्ते यत्र अद्रव्यवाचिषु इत्युक्ते द्रव्यवाचि अद्रव्यवाचि इति पदद्वयमस्ति. इत्युक्ते यत्र यत्र लिङ्गनिर्देशः सङ्ख्यानिर्देशः भवितुम् अर्हति तत्र सः शब्दः द्रव्यवाची इति वदामः. तदा पदं पश्यामश्चेत् द्रव्यवाची इति पदं नकारान्तपदं, प्रातिपदिकमस्ति द्रव्यवाचिन्, किन्तु तत् पदं पुंलिङ्गपदमस्ति. तदर्थमेव अत्र किं लिखितमस्ति, सः शब्दः द्रव्यवाची. कः शब्दः द्रव्यवाची? यस्य पदस्य लिङ्गनिर्देशं कर्तुं शक्नुमः, सङ्ख्यानिर्देशमपि भवितुमर्हति, तादृशशब्दः द्रव्यवाचि. अत्र चत्वारि उदाहरणानि दत्तानि, तानि चत्वारि उदाहरणानि द्रव्यवाचिनः. द्रव्यवाचिनः अनन्तरं यदि एतादृशनिर्देशः न भवितुमर्हति तदा सः शब्दः अद्रव्यवाचि इति वदामः. उदाहरणार्थं भगिनि, अव्ययपदानि एव खलु? अव्ययपदानि एव. अस्तु, अव्ययपदानि अद्रव्यवाचि, अव्ययपदानि अद्रव्यवाचिनः शब्दाः. इत्युक्ते द्रव्यवाचिनः के, अद्रव्यवाचिनः के इति अवगन्तुम् अत्र वाक्यद्वयं लिखितमस्ति. यस्य शब्दस्य लिङ्गनिर्देशः सङ्ख्यानिर्देशः भवति सः शब्दः द्रव्यवाची. उदाहरणार्थं पृथिवी, आपः, रामः, ज्ञानम्. यस्य पदस्य निर्देशः तादृशनिर्देशः भवितुं न अर्हति सः शब्दः अद्रव्यवाची. उदाहरणार्थम् अव्ययपदानि यथा, च, वा, अपि इत्यादयः. अत्र सूत्रे किं लिखितमस्ति, चादयो सत्वे इति लिखितमस्ति. तत्र चादयः पदविच्छेदं कुर्मः चेत् चादयः असत्त्वे, असत्त्वे इति लिखितमस्ति. अत्र यथा अस्माभिः ज्ञातमेव सन्धित्रयं भवति तत्र, पूर्वरूपसन्धिः, विसर्गसन्धिः, गुणसन्धिः, पूर्वरूपसन्धिः भूत्वा तत्र चादयः असत्त्वे इति पदद्वयं तत्र आयाति. चादयः इति पदस्य विग्रहवाक्यं च आदिः, च आदिः येषां ते चादयः. अत्र पश्यामश्चेत् उदाहरणार्थं च, वा, अपि इति पदानि लिखितानि सन्ति. इत्युक्ते तस्य गणस्य प्रथमशब्दः च अस्ति इति कृत्वा चादिगणः इति ते तादृशरीत्या ते नामकरणं कृतवन्तः. आम्, सत्यं, भवादिगणः तदपि अस्ति खलु, सर्वे धातवः गणः अपि. उत्तमं, तदर्थमेव अत्र च आदिः येषां ते चादयः बहुव्रीहिसमासः इति लिखितमस्ति. अनन्तरम् अत्र द्रव्यं नाम किम् इति लिखितमस्ति. पुनः वदतु महोदय, एतद् वाक्यं पठतु. अत्र द्रव्यं नाम किं? सत्त्वं लिङ्गसङ्ख्यान्वितं द्रव्यम्. सत्त्वं लिङ्गसङ्ख्यान्वितं द्रव्यं, न द्रव्यम् अद्रव्यं तस्मिन् अद्रव्ये. अत्र किञ्चित् चिन्तयामश्चेत् सुलभमेव, वयम् अवगन्तुं शक्नुमः. द्रव्यं साधारणतया वयं भूसत्तायाम् इति भूधातोः विषये वयं ज्ञातवन्तः. तथा एव विद् धातोः प्रसङ्गे अपि विद् सत्तायाम् इति वयं ज्ञातवन्तः. किन्तु अत्र द्रव्यं नाम किं? द्रव्यं नाम सत्त्वम् अपि च लिङ्गसङ्ख्य अन्वितम्. इत्युक्ते द्रव्यस्य लिङ्गनिर्देशः अस्ति, सङ्ख्यानिर्देशः अपि भवितुमर्हति इति विषयः. किन्तु अत्र द्रव्यस्य प्रसक्तिः किमर्थं? द्रव्यम् इति पदं सूत्रे नास्ति एव, किन्तु तस्य प्रसक्तिः किमर्थम् इत्युक्ते असत्त्वे इति लिखितमस्ति सूत्रे. असत्त्वे इत्युक्ते अद्रव्ये इति अर्थः. तत्र अर्थं स्वीकृत्य अत्र लिखितमस्ति. अद्रव्ये इति पदस्य विग्रहवाक्यं किं भवति? नैतत्पुरुषसमासः भूत्वा न द्रव्यम् अद्रव्यम् इति प्रथमाविभक्त्यन्तरूपं. किन्तु सूत्रे सप्तमी विभक्त्यन्तं रूपं दत्तमस्ति असत्त्वे. असत्त्वे इत्युक्ते सत्त्व इत्युक्ते सत्त्वम् इत्युक्ते तत्र किं वक्तव्यम्? एक्सिस्टेन्स्. उत्तमम् उत्तमं धन्यवादः. अत्र असत्त्वे इत्यस्मिन् अर्थे एव अद्रव्ये इति पदं लिखितमस्ति. अत्र अद्रव्ये इति अथवा असत्त्वे इति पदद्वयमपि सप्तमीविभक्त्यन्तरूपं. तस्य विग्रहवाक्यं न द्रव्यम् अद्रव्यं तस्मिन् इत्युक्ते ईदृशरीत्या वयं पठामश्चेत् यदा वयं नञ् प्रभृतयः इत्यस्मिन् प्रसङ्गे नञ् तत्पुरुषसमासे वयं सुलभतया विग्रहवाक्यं लेखितुं शक्नुमः. तत्र नञ् तत्पुरुषसमासे विग्रहवाक्यम् ईदृशरीत्या भवति. न द्रव्यम् अद्रव्यं तस्मिन् तस्मिन् इति उक्तमस्ति. तदर्थमेव अत्र सप्तमीरूपं लिखितमस्ति. अद्रव्ये इत्युक्ते असत्त्वे. आहत्य चादयः प्रथमान्तम् असत्त्वे सप्तम्यन्तं द्विपदमिदं सूत्रम्. अत्र मुख्यविषयः कः? पुनः एकवारं वदतु महोदय, अत्र मुख्यविषयः कः? मुख्यविषयः अस्ति चादयः चादयवर्गाणां ये पदं न द्रव्यवाचि तेषां निपातसंज्ञा अस्ति. इत्युक्ते चादिगणे ये शब्दाः सन्ति तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति, द्रव्यवाचिषु अर्थेषु न भवति इति विषयः अत्र. इतोपि अत्र इतोपि वयम् अवगन्तुमिच्छामश्चेत् सुमन् भगिनी भवती एव पठतु अग्रिमं वाक्यम्, अग्रिमपरिच्छेदम्. पशु इति अपि शब्दः चादिगणे अस्ति. अस्य शब्दस्य अर्थद्वयम् अस्ति, सम्यक् तथा प्राणी इति. प्राणी इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं संख्या च भवति. परन्तु सम्यक् इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं संख्या च न भवति. अतः सम्यक् इत्यस्मिन् अर्थे अयं शब्दः अद्रव्यवाचकः, अतः निपातसंज्ञकः भवति. प्राणी इत्यस्मिन् अर्थे पशुशब्दः द्रव्यवाचकः, अतः निपातसंज्ञकः नास्ति. अस्तु, अग्रिमम् अपि पठामि. तावत् प्रत्येकं वाक्यं स्वीकृत्य वदतु. अस्तु, इदानीं पूर्व परिच्छेदे अस्ति चादयः गणे च वा अपि इत्यादयः शब्दः अस्ति. अन्यस्मिन् तस्मिन् एव गणे अन्यं पदम् अस्ति पशु. अत्र एकं वदामि, साधारणतया नपुंसकलिङ्गे अन्यत् इति वदामः. पुंलिङ्गे अन्यः, स्त्रीलिङ्गे अन्या, नपुंसकलिङ्गे अन्यत् पदम्, अन्यत् सूत्रं वदतु. अन्यं नाम अन्यं न वदामः, अन्यत् वदतु. अन्यत् पदम् अस्ति पशु. पशु शब्दस्य अर्थद्वयं भवति. एकम् अर्थम् अस्ति सम्यक्, द्वितीय अर्थः अस्ति एकः अर्थः अस्ति सम्यक्, द्वितीय अर्थः अस्ति प्राणी. प्राणी इति अर्थः भवति चेत् तत्र लिङ्गं भवति, वचनम् अपि भवति. प्रायः पुल्लिङ्ग भवति पशुः इति अहं चिन्तयामि, तत्र लिङ्गं भवति, सङ्ख्या अपि भवति, पशुः एकवचनम् एकवचने अस्ति. किन्तु सम्यक् अर्थः भवति चेत् तत्र लिङ्गं न भवति, सङ्ख्या अपि न, वचनम् अपि न भवति. अतः सम्यक् अर्थः स्वीकुर्मः चेत् तत् पदम् अद्रव्यवाचकः, नो चेत् तत् पदम् अद्रव्यं भवति. अतः पशु सम्यक् अर्थे एव निपातसंज्ञकः शब्दः भवति, किन्तु प्राणी अर्थे न भवति, यतोहि तत् तत्र लिङ्गमपि भवति वचनमपि भवति. उत्तमम्. इत्युक्ते तत्र आहत्य पशुशब्दः इति अपि चादिग पशुशब्दः अपि चादिगणे अस्ति, किन्तु तस्य अर्थद्वयमस्ति. एकः अर्थः सम्यक्, एतावत्पर्यन्तम् अहं न जानामि पशुशब्दस्य अर्थद्वयमस्ति इति, अहमपि न ज्ञातवती. किन्तु एतत् परिच्छेदं यदा भगिनी उक्तवती तत् किञ्चित् अवगच्छामि, किन्तु तस्मात् पूर्वं परिच्छेदे किञ्चित् अपि न अवगच्छामि, अतः इदानीम् ऐ कुण्ट् कनेक्ट् द टु. अस्तु, अत्र पशुशब्दः अपि इत्युक्ते उपरि च वा अपि इत्यादयः शब्दाः अपि चादिगणे सन्ति इति लिखितमस्ति. पशुशब्दः अपि चादिगणे अस्ति, तस्य अर्धद्वयमस्ति, सम्यक् प्राणिः. किन्तु अहं चिन्तयामि प्राणी इति नकारान्तपदमस्ति, प्राणिम् इति नकारान्तपदमस्ति, इत्युक्ते तत्र यस्य प्राणाः सन्ति सः प्राणी इति वदामः. तत्र इनि इति नाम्ना एकः प्रत्ययः अस्ति, तत्र तस्य इनि प्रत्ययान्तरूपं साधारणतया त्रिषु लिङ्गेषु भवति. प्राणी तत्र दीर्घ ईकारः श्रूयते अन्ते, यद्यपि पदं नकारान्तपदम् इत्युक्ते गुणी शब्दवत् तत्र पुंलिङ्गे भवति, प्राणिनी स्त्रीलिङ्गे भवति. किन्तु अत्र पशुशब्दः प्राणी इत्यस्मिन् अर्धे चिन्तयामश्चेत् तस्य शब्दस्य लिङ्गमस्ति, सङ्ख्या अपि अस्ति. इत्युक्ते प्राणी इति वदामश्चेत् पुंलिङ्गपदं भवति, प्राणिनः इति वदामश्चेत् पुंलिङ्ग बहुवचनं भवति. इदानीं तु पशु पश्यामः खलु, प्राणिनः इत्युक्ते पशुशब्दस्य अर्थः प्राणी इत्यस्मिन् अर्धे योजयामश्चेत् तस्य लिङ्गनिर्देशः सङ्ख्यानिर्देशः अपि भवति. किन्तु अद्रव्यवाचः अद्रव्यवाचक अर्धे अद्रव्यवाचिषु अर्धे वदामश्चेत् तत्र सम्यक् इत्यस्मिन् अर्थे वदामश्चेत् तत्र तदानीम् एव तस्य निपातसंज्ञा भवति. यत्र कुत्रापि द्रव्यवाचक अर्थे वदामश्चेत् तस्य निपातसंज्ञा न भवति इति अत्र लिखितमस्ति. किन्तु अत्र भगिन्या किं उक्तम् इत्युक्ते, यदा ये जनाः न्यायवर्गं गच्छन्ति ते सर्वे सम्यक्तया जानन्ति द्रव्यवाचकशब्दः नाम किम्, अद्रव्यवाचकशब्दः नाम किम्, एतत् सर्वं ते जानन्ति एव. न्यायशास्त्रे साधारणतया प्रथमे पाठे एव ते पाठयन्ति. किं पाठयन्ति इत्युक्ते तत्र सप्तपदार्थाः सन्ति पृथिव्यां, तत्र सप्तपदार्थाः सन्ति किन्तु नवद्रव्याणि सन्ति इति वदन्ति. तत्र नवद्रव्याणि इत्युक्ते पृथिवी, जलं, तेजः, वायुः, आकाशः, कालं, दिक्, आत्मा, मनः इत्यादि नवद्रव्याणि सन्ति, किन्तु सप्तपदार्थाः सन्ति इति ते वदन्ति. किन्तु अत्र यस्य कस्यापि पदस्य अद्रव्यवाचिषु अर्थेषु तस्य निपातसंज्ञा भवति इति अत्र लिखितमस्ति. अद्रव्यवाचिषु द्रव्यवाचिषु इत्युक्ते द्रव्यवाचि अद्रव्यवाचि इति तस्मिन् विषये पूर्वस्मिन् परिच्छेदे वयम् अवगतवन्तः. अत्र उदाहरणार्थं पशुशब्दः दत्तः अस्ति. उत्तमं महोदय. अनन्तरं सरस्वती भगिनी भवती पठतु अग्रिमपरिच्छेदम्. अस्तु, अग्रिमपरिच्छेदं सरस्वती भगिनी भवती पठितुम् इच्छति वा? चादिगणे बहवः शब्दाः सन्ति, तेषु केचन अत्र दीयन्ते। च एव हि आदः नूनं युगपत् बत उत्र अन्ये अहो धिक् चेत् तत्र नत्र पशु सह सत्यम् इति हाहा तत् पुरा खलु इत्यादयः। तर्हि अत्र चादिगणे ये केचन शब्दाः अत्र चादिगणस्य केचन शब्दाः अत्र दीयन्ते, सूची अस्ति, पुनः पठनि वा? अत्र भवत्याः कृते एतानि परिचितानि पदानि वा, नो चेत् अहमपि प्रष्टुम् इच्छामि आदः इति किम्? अहमपि न जानामि, कोऽपि जानाति चेत् वदन्तु, कोऽपि जानाति चेत् आदः इत्युक्ते किम्? तत्पदं त्यक्त्वा सर्वाणि पदानि बत इत्युक्ते अलास्, अस्तु धिक् इत्युक्ते शेम् शेम् आम् ह्रीः साधारणतया धिक् इति वदामः शेम् इत्यस्मिन् अर्थे, युगपत् इत्युक्ते एकस्मिन् काले सैमिल्टेनियस्लि न सैमिल्टेनियस्लि बत उय अस्ति वा उत्र अस्ति किं उय उय अहमपि सम्यक् न जानामि न जानातु न अस्तु नय्य इति नय्य तत्पुरुषसमास एवं वा नय्य इति न एवं वा तदहं चिन्तयामि नयि तत्पुरुषसमासप्रसङ्गे तत् पदम् आयाति अन्ये किमर्थम् अन्ये अपि अत्र दत्तमस्ति साधारणतया अन्यशब्दस्य बहुवचन पुंलिङ्गरूपम् अन्ये भवति आम् सत्यं तत्र लिङ्गमपि अस्ति वचनमपि अस्ति उत्तमम् अत्र अन्ये वृक्षाः इति वदामः किन्तु अत्र अन्ये पदमपि अत्र लिस्ट् मध्ये स्थापितमस्ति किमर्थम् अहं न जानामि अन्ये इत्युक्ते चादिगणे एते शब्दाः सन्ति इति तावत् अवगच्छामः सत्यम् इति पदं लिखितमस्ति इति अत्र दत्तमस्ति भावः अव्ययम् अस्ति चेत् एव स्वीकरणीय इति भगिनी उक्तवती गतवर्गे अत्र यथा there are words which are not avyayas but some places they are used in that sense in adravyaya sense and that is where what I have understood astu dhanyavad atoi asti iti santi agre gatva kinchit tesham bagini shamyatam bagini vadatu the letter of the pragrishvarat the book says the letter rakara in pragrishvarat is to remove doubt between the 1497 and 3413 1497 is the Adi Rishwarat and 3413 also has Ishwara in the sutra so one is Rishwara and the other one is Ishwara astu agre gantavyam bhagini patatu adah is dahana paryantam up to burnt which is completely burnt is adah adah evam va महोदय तथा अस्ति चेत् तिङन्तपदं भवति आदः इत्युक्ते दहन् तत्र आदः किमपि अत्र भगिनीं पृच्छामः प्रादयः वदतु प्रादयः प्रादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति प्र पर अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि अप् उप एते एव प्रादयः इत्युच्यन्ते प्र आदिर्येषां ते प्रादयः बहुव्रीहि. चादयो सत्त्वे इत्यस्मात् सूत्रात् असत्त्वे इत्यस्य अनुवृत्तिः. असत्त्वे नाम अद्रव्यार्थाः इति. सत्त्वं नाम द्रव्यम्, असत्त्वे नाम अद्रव्ये. प्रागीश्वरान् निपाताः इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः. अनुवृत्तिः सहितसूत्रं प्रादयः असत्त्वे निपाताः. एते उपसर्गाः सन्ति खलु सर्वे. भगिनी पठतु भगिनी, सरस्वती भगिनी वदतु वदतु. आम्, प्रादिगणे अद्रव्यवाचिषु अर्थेषु ये शब्दाः सन्ति ते निपातसंज्ञा भवति. द्वाविंशतिः शब्दाः तत्र अस्ति, ते वयं तु उपसर्गः एव जानीमः. एते एव प्रादयः इति उच्यन्ते. प्रादयः एषः शब्दः आगच्छति प्र आदि येषाम्, अतः प्रादयः बहुव्रीहिसमासः अस्ति. तदनन्तरं सूत्रमस्ति चादयो सत्त्वे, अत्र तु पूर्वरूपसन्धिः अभवत्. तर्हि च आदयो दीर्घसन्धिः अपि अस्ति. च आदयो असत्त्वे एवं च आदयः असत्त्वे एवं च आदयः दीर्घसन्धिः आदयो इति अकरोर. भगिनी अत्र सवर्णदीर्घसन्धिः नास्ति, केवलम् अत्र विसर्गसन्धिः, गुणसन्धिः, पूर्वरूपसन्धिः एव. च आदयो एतद् न अस्ति वा? च आदयः तत्र समस्तपदमस्ति. च आदयः चादय, तत्र सवर्णदीर्घसन्धिः अस्ति. सवर्णदीर्घ अस्ति न तत्र चादयः. तदनन्तरं अतोरोरप्लुतादप्लुते एतद् आद्गुणः, गुणसन्धिः अभवत्. तदनन्तरम् अस्ति एङ्गपदान्तादपि एतद् सन्धिः अस्ति, अतः अवग्रहः आगच्छति असत्त्वे. इत्यस्मात् सूत्रात् असत्त्वे अनुवृत्तिः अस्ति. असत्त्वे इत्युक्ते अद्रव्यार्थः, सत्त्वमिति द्रव्यम्. तदनन्तरं प्रागीश्वरान् निपाताः, अतः प्राग् रीश्वरात् निपाताः एवमस्ति. तर्हि प्रथमतो जलाञ्जषन्ते अभवत्, प्राक् प्राग् अभवत्. रीश्वरात् निपाताः यरोनुनासिकेन नासिको वा, अतः सन्धिः अभवत्. इतस्मात् सूत्रात् निपाताः अधिकारः. अनुवृत्तिः सहितसूत्रमस्ति प्रादयः असत्त्वे निपाताः. उत्तमं भगिनी, किञ्चित् म्यूट् करोतु, भवत्याः दूरवाण्यां बहु ध्वनिः अस्ति. उत्तमं भगिनि. अत्र किं लिखितमस्ति, इदानीं पर्यन्तं वयं चादिगणस्य प्रसङ्गे वयं दृष्टवन्तः चादयः, चादिगणे ये शब्दाः सन्ति चादयः, ते असत्त्वे अद्रव्यवाचिषु निपातसंज्ञकाः भवन्ति इति मुख्यविषयः. उपरितनसूत्रात् वयं किम् अवगतवन्तः, चादिगणे ये शब्दाः अद्रव्यवाचिषु अर्थे उक्ताः सन्ति तेषां निपातसंज्ञा भवति. तथा एव अत्र एकः अन्यः गणः अस्ति, प्रादिगणः. अत्र सूत्रमस्ति प्रादयः. प्रादिगणे अपि केचन शब्दाः सन्ति. के शब्दाः सन्ति? द्वाविंशतिशब्दाः सन्ति. साधारणतया वयं तेषां नाम उपसर्गाः इति वदामः. कुत्र तेषां नाम उपसर्गाः भवति इत्युक्ते क्रियायोगे तेषां नाम उपसर्गाः इति वदामः, अथवा तेषां नाम तु प्रादयः एव. किन्तु साधारणतया वयं उपसर्गाः इत्युक्ते धातोः पूर्वं यदा तेषां प्रयोगः भवति तदा तेषां नाम उपसर्गाः इति भवति. किन्तु तेषां नाम तु प्रादयः. प्रादयः नाम किमर्थम् इत्युक्ते तेषां तेषु द्वाविंशतिशब्देषु प्रथमः शब्दः तु प्र अस्ति इति कृत्वा प्रः आदिर्येषां ते प्रादयः इति विग्रहवाक्यं भवति. तेन बहुव्रीहिसमासः अस्ति. अत्रापि चादयो सत्त्वे इति सूत्रस्य सूत्रात् एकं पदम् अनुवृत्तिरूपेण आयाति. तत्पदं किमित्युक्ते असत्त्वे इति पदम्. असत्त्वे इत्युक्ते अद्रव्यवाचिषु शब्देषु अद्रव्यवाचिषु अर्थेषु अत्रापि एतावत् किम् अवगन्तव्यं, प्रादिगणे अपि केचन शब्दाः सन्ति, तेषाम् अर्थः अद्रव्यवाचिषु अर्थेषु एव ते शब्दाः निपातसंज्ञकाः भवन्ति इति विषयः. चादिगणे अपि केचन शब्दाः सन्ति, प्रादिगणे अपि द्वाविंशतिशब्दाः सन्ति, यदि तेषाम् अर्थः अद्रव्यवाचिषु अर्थेषु. वयं पूर्वमेव चर्चितवन्तः द्रव्यवाचिनः के इति वयम् अवगतवन्तः इति कृत्वा, अत्र एते द्वाविंशति उपसर्गाः अपि निपातसंज्ञकाः भवन्ति. कदा इत्युक्ते अद्रव्यवाचिषु अर्थेषु. तदर्थमेव तत् सूचनार्थमेव असत्त्वे इति पदम् अनुवृत्तिसहितसूत्रं सूत्रे लिखितमस्ति. प्रादयः निपाताः असत्त्वे इति विषयः. इत्युक्ते प्रादयः निपातसंज्ञकाः भवन्ति अद्रव्यवाचिषु अर्थेषु इति विषयः. इत्युक्ते एतत् सर्वम् इन्ट्रडक्षन्. पीठिकारूपेण वयं प्रादयः के, अच्छादयः के, स्वरादिगणे के के शब्दाः सन्ति, एतत् सर्वं तादृश इन्ट्रडक्षन् आवश्यकम्. इत्युक्ते एते सर्वे शब्दाः अन्ततो गत्वा स्वरादिनिपातमव्ययम् इति सूत्रेण अव्ययसंज्ञकाः भवन्ति. इत्युक्ते एतावता ये शब्दाः निपातसंज्ञकाः सन्ति तेषाम् अव्ययसंज्ञा भवति इति विषयः अग्रे आयास्यति. तदर्थमेव वयम् एतत् सर्वं पठामः. उत्तमं. सूर्यकुमारी भगिनी, भवती पठतु अग्रिमपरिच्छेदम्. भगिनि, एकनिमिष भगिनि, एकः प्रश्नः अस्ति. निपातसंज्ञा इत्युक्ते अद्रव्यम् एव खलु, न तु अन्य कोऽपि अपि अन्य केटेगरी अपि निपातसंज्ञा प्राप्नोति किम्? तत् प्रष्टव्यं भगिनि, विद्याभगिनीं पृष्ट्वा. न न, इदानीं वयं whatever we have studied, as far as that goes, adravyam eva bhavitavyam khalu. इत्युक्ते एतावता अत्र ये अत्र लिस्ट् दत्तमस्ति, चादिगणे केचन शब्दाः, प्रादिगणे केचन शब्दाः, स्वरादिगणे केचन शब्दाः सन्ति, तेषां प्राधान्यं किं, किमर्थं तेषां प्रसङ्गे ज्ञातव्यम् इत्युक्ते, ते शब्दाः यदा अद्रव्यवाचिषु अर्थेषु वदामश्चेत् तेषां निपातसंज्ञा भवति. अत्र अस्माकम् अवधानं तु निपातसंज्ञायाः प्रसङ्गे नास्ति, केवलम् अस्माकं किं स्मर्तव्यम् इत्युक्ते, अत्र विषयः तु निष्कर्षः इति वदामः. निष्कर्षः इत्युक्ते एसेन्स् किम् इत्युक्ते, अत्र ये ये शब्दाः सन्ति ते शब्दाः आरम्भे निपातसंज्ञकाः भवन्ति, ते शब्दाः एव तदनन्तरम् अव्ययसंज्ञकाः भवन्ति. अस्माकं कार्यं तु एते सर्वे अव्ययानि इति तस्य निरूपणं कर्तव्यम्. इत्युक्ते चादिगणे ये ये पदानि सन्ति, यानि यानि पदानि सन्ति, प्रादयः गणे यानि पदानि सन्ति, ते सर्वे अद्रव्यं भवति चेत् एव निपातसंज्ञा प्राप्नोति. इत्युक्ते तेषाम् अद्रव्यवाचिषु अर्थेषु एव तेषां निपातसंज्ञा भवति. अद्रव्यवाचिषु अर्थेषु इत्युक्ते तत्र उदाहरणमस्ति, इत्युक्ते पशुशब्दस्य विषये अर्थद्वयमस्ति, द्रव्यवाची अर्थे तस्य निपातसंज्ञा न भवति, अद्रव्यवाचि अर्थे अपि. किन्तु अस्माकम् अवधानं तु निपातसंज्ञा नास्ति, अस्माकम् अवधानं केवलम् एते निपातसंज्ञकशब्दाः अन्ततो गत्वा अव्ययपदानि भवन्ति इति विषयः अग्रे आयास्यति. पठतु भगिनि. भगिनि, करपत्रं न दृश्यामि, चिन्ता मास्तु. अवगतं विशिष्टसंज्ञासूत्रम् अपि मया न अवगतं, प्रश्नः न अवगतं, पुनः पृच्छतु. अष्टाध्यायी विशिष्टसंज्ञासूत्रम् अहम् अवगतं पूर्वे. प्रश्न न अवगतं भगिनि. प्रश्नः अस्ति वा? किं किं वक्तुमिच्छति भवती? मया न अवगतं. सूत्रं विशिष्टसंज्ञासूत्रम् अहम् अवगतम्. अस्तु, गीताञ्जलि भगिनि अग्रिमपरिच्छेदं पठतु. पठति वा? आं भगिनि, पठतु. प्रादीनां प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति. प्रादीनां निपातसंज्ञा अस्ति इति कारणेन तेषां स्वरादिनिपातमव्ययम् इति सूत्रेण अव्ययसंज्ञा अपि भवति. यस्मिन् शब्दे लिङ्गस्य संख्यायाः वा सम्बन्धः अस्ति, नो चेत् यस्मिन् शब्दे लिङ्गम् अथवा संख्या अस्ति सः शब्दः द्रव्यवाचि इति वदामः. नाम यदि कस्यचित् शब्दस्य लिङ्गनिर्देशः संख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः द्रव्यवाचि अस्ति इति उच्यते. यदि एतादृशः निर्देशः न भवितुम् अर्हति तर्हि सः शब्दः अद्रव्यवाचि इति उच्यते. अत्र तु एकं सूत्रमस्ति, स्वरादिनिपातम् अव्ययम् इति सूत्रेण अव्यय संज्ञा अपि भवति. इत्युक्ते अधुना तु अत्र पर्यन्तं तु निपातसंज्ञा इति विषयः अस्ति, किन्तु अधुना अव्ययसंज्ञा अपि भवति. केषाम् अव्ययसंज्ञा भवति? स्वरादिगणे शब्दाः, सर्वे स्वरादिगणे शब्दाः, अपि च प्रादयः. अपि च प्रादयः. अस्तु भगिनि, प्रादय इत्युक्ते ये निपातसंज्ञा शब्दाः सन्ति ते अव्ययसंज्ञा अपि स्वीकुर्वन्ति. तदनन्तरं द्रव्यवाची इति किं? द्रव्यवाची इत्युक्ते ये यस्मिन् शब्दे लिङ्गं संख्याया वा सम्बन्धः अस्ति, नो चेत् लिङ्गम् अथवा संख्या अस्ति, ते सर्वे द्रव्यवाचि शब्दाः सन्ति. यदि किमपि शब्दस्य लिङ्गम् अपि च संख्या न स्पष्टं दत्तं तदन ते सर्वे अद्रव्यवाचि इति उच्यते. उत्तमम्. इत्युक्ते पूर्वं वयं प्रादयः के इति वयम् अवगतवन्तः. द्वाविंशतिप्रादयः सन्ति. प्रादयः अपि अद्रव्यवाचिषु अर्थेषु एव निपातसंज्ञकाः भवन्ति. केवलं तत्र मुख्यविषयः तु अद्रव्यवाचिषु अर्थेषु एव ते निपातसंज्ञकाः भवन्ति. यदा प्रादयः प्रादीनां निपातसंज्ञा भवति तदा स्वरादिनिपातमव्ययम् इति सूत्रेण प्रादीनाम् अव्ययसंज्ञा भवति. एतावत्पर्यन्तं वयं द्रव्यवाचि नाम किम्, अद्रव्यवाचि नाम किम्, एतत् सर्वं वयं पूर्वमेव पठितवन्तः. इत्युक्ते अत्र प्रादीनां प्रसङ्गे अपि असत्त्वे इति पदम् अनुवृत्तिरूपेण चादयो सत्त्वे इति सूत्रात् तत् पदम् अनुवृत्तिरूपेण आयाति इति कृत्वा तस्य प्रामुख्यं महत्त्वम् अस्ति. इत्युक्ते अद्रव्यवाचिषु अर्थेषु एव प्रादयः निपातसंज्ञकाः भवन्ति, तदनन्तरं तेषाम् अव्ययसंज्ञा भवति. उत्तमम्. अग्रिमपरिच्छेदमपि पठतु. भगिनी चादीनाम् अपि चादयः पदानि अपि भवति खलु? भवति, चादयः अपि भवन्ति. भवन्ति, आम्, चादयः अपि भवन्ति, प्रादयः अपि भवन्ति. इत्युक्ते चादयः अपि च प्रादयः अद्रव्यवाचिषु अर्थेषु निपातसंज्ञकाः भवन्ति. तेन किं लाभः? तेन को लाभः? निपातसंज्ञकाः भवन्ति चेत् अस्माकं को लाभः इति पश्यामश्चेत् अग्रे गत्वा स्वरादिनिपातम् अव्ययम् इति सूत्रेण तेषाम् अव्ययसंज्ञा अपि भवति इति मुख्यविषयः. अधुना अस्माकं विषयः आगतः. पठतु भगिनि. फैनलि अस्तु. गीता भगिनि पठतु. आं भगिनि. स्वरादिनिपातमव्ययम्. स्वरादिगणे ये शब्दाः पठिताः अपि च ये निपातसंज्ञकाः शब्दाः सन्ति ते सर्वे अपि अव्ययसंज्ञकाः भवन्ति. प्राग्रीश्वरान्निपाताः इत्यस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः उच्यन्ते. स्वर आदौ येषां ते स्वरादयः. स्वरादयश्च निपाताश्च तेषां समाहारद्वन्द्वः स्वरादिनिपातं प्रथमान्तम् अव्ययं प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् स्वरादिनिपातम् अव्ययम्. अत्र तु स्वरादिनिपातव्ययम् इति सूत्रस्य किञ्चित् परिचयः दत्तम्. स्वरादिगणे ये शब्दाः ते निपातसंज्ञकाः तु शब्दाः सन्ति, किन्तु अत्र तु इति सूत्रेण अव्ययसंज्ञकाः अपि भवन्ति. प्रागीश्वरान्निपाताः इत्यस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः उच्यन्ते. तत् सूत्रेण निपातसंज्ञकाः एकम् अधिकारसूत्रमस्ति प्रागीश्वरान्निपाताः. तत् सूत्रेण निपातसंज्ञका एकम् अधिकार आयाति. स्वरादौ येषां ते स्वरादयः इति तु विग्रहवाक्यं. स्वरादयश्च निपातश्च तेषां समाहारद्वन्द्वः तत्तु अहं न अवगच्छामि पूर्णतया. अत्र किञ्चित् वदामि भगिनि. अत्र एतावत् पर्यन्तं वयं प्रादीनां प्रसङ्गे अवगतवन्तः. तत्र प्रतिध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. अत्र प्रादीनां प्रसङ्गे अवगतवन्तः. प्रादीनां निपातसंज्ञा भवति, चादयः अपि सन्ति, अपि च अत्र एकः अन्यः गणः अपि अस्ति, स्वरादिगणः. इत्युक्ते अस्मिन् गणे अपि केचन शब्दाः सन्ति. एतावत्पर्यन्तं तत्र गणत्रयम् अस्माभिः पठितं. स्वरादिगणे अपि केचन शब्दाः सन्ति, ते शब्दाः अपि निपातसंज्ञकाः भवन्ति, अपि च स्वरादिनिपातमव्ययं सूत्रेण ते अव्ययसंज्ञकाः भवन्ति इति. इत्युक्ते स्वरादिनिपातमव्ययम् इति सूत्रं बहु मुख्यसूत्रम्. अस्य प्राधान्यता अस्ति एव. इत्युक्ते ये शब्दाः चादिगणे सन्ति, ये शब्दाः प्रादिगणे सन्ति, अपि च स्वरादिगणे अन्ये केचन शब्दाः सन्ति, तेषां सर्वेषाम् अव्ययसंज्ञा भवति अनेन सूत्रेण इति मुख्यविषयः. अत्र स्वरादिनिपातमव्ययम् इति सूत्रं पश्यामश्चेत् तत्र पदद्वयमस्ति. स्वरादिनिपातम् इति एकं पदं, द्वितीयं पदमस्ति अव्ययम्. अव्ययम् इति पदं प्रथमान्तं पदमस्ति. इत्युक्ते अत्र स्वरादिगणे ये शब्दाः सन्ति, अपि च अन्ये केचन निपातसंज्ञकाः शब्दाः सन्ति, ते सर्वे अन्ततो गत्वा अव्ययपदानि भवन्ति इति विषयः. अत्र सूत्रस्य विषये चिन्तनं कुर्मः चेत् स्वर् आदौ येषां ते स्वरादयः इति प्रथमं पदम्. अपि च अत्र स्वरादिनिपातम् इति लिखितमस्ति. पश्यन्तु अत्र स्वरादयः इति एकं पदमस्ति, निपाताः इति अन्यत् पदमस्ति. साधारणतया द्वन्द्वसमासे तत्र प्रभेदद्वयमस्ति, इतरेतरयोगद्वन्द्वसमासः, समाहारद्वन्द्वसमासः. साधारणतया समाहारद्वन्द्वसमासे समस्तपदं सर्वदा एकवचने नपुंसकलिङ्गे एव भवति. इत्युक्ते यदा वयं द्वन्द्वसमासप्रसङ्गे पठामः तदा वयम् इतोपि अवगन्तुं शक्नुमः. इत्युक्ते समाहारद्वन्द्वसमासे समस्तपदं सर्वदा एकवचने नपुंसकलिङ्गे भवति. कथं वदामः? स्वरादयश्च निपाताश्च तयोः समाहारः, तेषां समाहारः इति वदामः. तत्र तादृशरीत्या विग्रहवाक्यं भवति. तदर्थमेव अत्र सूत्रे स्वरादिनिपातम् इति प्रथमं पदम्. अन्यत् पदम् अव्ययम्. इत्युक्ते स्वरादिगणे अपि केचन शब्दाः सन्ति, तेषामपि अव्ययसंज्ञा भवति. आहत्य स्वरादिगणे के के शब्दाः सन्ति पठतु भगिनि, भवती एव पठतु. स्वरादिगणे बहवः शब्दाः सन्ति, तेषु केचन शब्दाः अत्र उक्ताः. स्वर् अनन्तर् प्रातर् पुनर् उच्चैः नीचैः शनैः ऋते युगपत् पृथक् श्वस् दिवा रात्रौ सायं चिरम् ईषत् तूष्णीं बहिः अवस् समया निकषा स्वयं वृथा नै हेतौ इद्धा अद्धा तिरस् अन्तरा अन्तरेण सहसा विना नाना स्वस्ति स्वधा अलम् वषट् श्रौषट् वौषट् अन्यत् अस्ति प्रायस् मुहुस् साकं सार्धं नमस् धिक् अथ मा माङ् इत्यादयः. अयं गणः आकृतिगणः इत्युच्यते यतोहि अस्मिन् गणे अन्यशब्दाः अपि भवितुम् अर्हन्ति. शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानां ज्ञानं भवति. अत्र भगिनि वयं शीघ्रं समापयामः, तदर्थं वदामि. अत्र केचन शब्दाः सन्ति स्वरादिगणे अपि. अत्र यदा भगिन्या पठितं कानिचन पदानि सन्ति. अत्र तु एकः मुख्यविषयः परिच्छेदस्य अन्ते लिखितमस्ति, अयं गणः आकृतिगणः. इत्युक्ते अस्मिन् गणे बहवः शब्दाः सन्ति, किन्तु अस्य गणः आकृतिगणः इत्युक्ते किम् इति अस्माभिः ज्ञातव्यम्. इत्युक्ते अस्मिन् गणे अन्ये शब्दाः अपि भवितुमर्हन्ति इति लिखितवती भगिनी. इत्युक्ते अत्र किम् अवगन्तव्यम् अस्माभिः? अत्र केचन शब्दाः उक्ताः, न केवलम् एते शब्दाः, अन्ये शब्दाः अपि अस्मिन् गणे भवितुमर्हन्ति. कीदृशशब्दाः भवितुमर्हन्ति इत्युक्ते काव्येषु वा शास्त्रेषु वा केचन शब्दाः शिष्टप्रयोगाः इत्युक्ते आर्षप्रयोगाः सन्ति, तादृशशब्दाः अपि अस्मिन् गणे योजयितुं शक्नुमः. तदर्थमेव अस्य गणस्य नाम आकृतिगणः इति लिखितमस्ति. इत्युक्ते तत्र न केवलम् एते शब्दाः, अन्यशब्दाः अपि, अन्यशिष्टप्रयोगाः अपि अस्मिन् गणे योजयितुं शक्यते. अग्रे पठतु भगिनि, भवती एव पठतु. निपातानां कानिचन उदाहरणानि च वा ह अह एव नूनं युगपत् भूयस् चेत् हन्त नञ् यावत् तावत् खलु किल सुष्ठु इत्यादयः इत्युक्ते वदतु निपातानाम् इत्युक्ते ते ये सर्वे शब्दाः अपि निपातसंज्ञा स्वीकुर्वन्ति उत्तमम् अत्र किञ्चित् आवलिः लिस्ट् दत्तमस्ति इत्युक्ते निपातसंज्ञकशब्दानाम् उदाहरणानि अत्र लिखितानि धन्यवादः भगिनी अनन्तरं विनय् महोदय भवान् पठतु अग्रे किं लिखितमस्ति प्रादिगणे ये शब्दः पठितः तेषां प्रयोगः धातुना सह भवति चेत् तेषाम् उपसर्गसंज्ञा अपि भवति उपसर्गः क्रियायोगे इति सूत्रेण उपसर्गाणाम् अपि अव्ययसंज्ञा भवति प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति इति कारणेन तेषाम् अव्ययसंज्ञा अपि भवति स्वरादिनिपात अव्ययम् इति सूत्रेण अतः एक अन्य सूत्र आयाति उपसर्गः क्रियायोगे अग्रे पठामि अत्र अस्मिन् परिच्छेदे किमपि अस्ति वा अत्र प्रादिगणे ये शब्दाः पठिताः तेषां प्रयोगः धातुना सह तदेव मुख्यं पदम् अत्र यदि वयं प्रादीनां प्रसङ्गे वयं पूर्वं दृष्टवन्तः प्रादयः इत्युक्ते साधारणतया वयम् उपसर्गाः इति वदामः किन्तु प्रादिगणे उपरि द्वाविंशतिशब्दाः उक्ताः सन्ति तेषां प्रयोगः यदि धातुना सह भवति चेत् तदानीम् एव तेषाम् उपसर्गसंज्ञा भवति केन सूत्रेण उपसर्गाः क्रियायोगे इति सूत्रेण प्रादीनाम् उपसर्गसंज्ञा दीयते तदनन्तरं किं लिखितमस्ति उपसर्गाणाम् अव्ययसंज्ञा भवति प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति इति कारणेन अत्रापि अद्रव्यवाचिषु इति लिखितमस्ति तस्य प्रामुख्यता अस्ति एव तस्य पदस्य निपातसंज्ञा भवति इति कारणतः प्रादीनाम् अव्ययसंज्ञा स्वरादिनिपातमव्ययम् इति सूत्रेण भवति पठतु महोदय कदा तेषां नाम उपसर्गाः इति वदामः इति अत्र लिखितं वदतु उपसर्गा वयं जानीमः उपसर्गः निपातः अव्ययं भवति निपातकारणेन अव्ययं भवति परन्तु क्रियायोगे उपसर्गः क्रियायोगे अपि अव्ययं भवति यदि अहम् अवगच्छामि परन्तु अहं पठामि न प्रादयः क्रियायोगे उपसर्गसंज्ञः स्युः अहं प्रोब्ली लोट्लकार विधिलिङ्ग् एते प्रादयः सन्ति प्र परा अप् सम् अनु अव् निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप् उपसर्ग द्वाविंशति उपसर्ग यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् उपसर्गसंज्ञा भवति क्रियायाः योगः क्रियायोगः तस्मिन् क्रियायोगे षष्ठी तत्पुरुषः उपसर्गः प्रथमान्तं क्रियायोगे सप्त्यन्तं प्राक् ऋश्वरात् निपातः इत्यस्य अधिकारः अनुवृत्तिसूत्र सह सूत्रं प्रादयः उपसर्गः क्रिययोगे किञ्चित् वदतु महोदय वदतु प्रथमतया उपसर्ग क्रिययोगे उपरान्तः उपसर्गसंज्ञा भवन्ति प्रादयः क्रिययोगे उपसर्गसंज्ञा स्युः एते प्रादयः सन्ति एते प्रादयः सन्ति द्वाविंशति प्रादयः सन्ति यदा प्रादीनां प्रयोगः धातुनः क्रियते यदा प्रादीनां प्रयोगः धातूनां सह क्रियते तदा तेषाम् उपसर्गसंज्ञा भवति अहं जानीम प्राक् ऋश्वरात् निपातः अधिकार अस्ति अतः प्राक् ऋश्वरात् निपातः अन्तः प्रादयः अपि च केपत् त्रीणि त्रयः सूत्रः त्रीणि सूत्राणि आयन्ति परन्तु एक प्रश्न अहं न जानामि उत्तर अहं न जानामि धातुः महत्त्वं कः प्र अपि उपसर्गः सन्ति परन्तु धातु कथं प्रथमता भवितव्यम् एण्ड् तदनन्तरं उपसर्गसंज्ञा वदामः इत्युक्ते अत्र अहं मम अवगमनम् ईदृशरीत्या अस्ति महोदय अत्र उपसर्गाः क्रियायोगे इति सूत्रे अत्र किं उक्तमस्ति इत्युक्ते प्रादयः एव उपसर्गसंज्ञकाः भवन्ति प्रादयः एव यदा येषां शब्दानां नाम प्रादयः अस्ति ते एव उपसर्गसंज्ञकाः भवन्ति तत्र द्वाविंशतिः वयं जानीमः एव उदाहरणार्थम् अत्र मुख्यं पदं प्रादीनां प्रयोगः धातुना सह क्रियते चेत् ते उपसर्गसंज्ञकाः भवन्ति इति विषयः अत्र इत्युक्ते अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् प्रादयः एव उपसर्गाः कदा क्रियायोगे धातुना सह तेषां प्रयोगः यदा भवति तदा ते एव उपसर्गसंज्ञकाः भवन्ति उदाहरणार्थम् अत्र अधिहरि इति समस्तपदम् अव्ययीभावसमासयुक्तं पदम् अस्ति तत्र अधि इति एकः उपसर्गः अस्ति अत्र एतेषु तत्र द्वाविंशति उपसर्गाः सन्ति एतेषु अन्यतमः एव अधि तत्र अधि इति उपसर्गः कदा भवति तस्य अधि इति पदस्य उपसर्गसंज्ञा कदा दीयते अधिगच्छति इति एकं क्रियापदमस्ति तत्र गम् धातोः पूर्वं गम्लु इति औपदेशिकधातुः अस्ति गम् धातोः पूर्वम् अधि इति उपसर्गम् अधि इति पदं योजयामश्चेत् तदानीम् एव तस्य नाम उपसर्गः इति भवति इत्युक्ते धातुना सह यदा अत्र एतेषां शब्दानां प्रयोगः धातुना सह यदा भवति तदानीम् एव तेषाम् उपसर्गसंज्ञा भवति किन्तु साधारणतया तेषां नाम तु प्रादयः एव तदर्थमेव अधिहरि इति पदं पश्यामश्चेत् तत्र अधि इति पदम् अव्ययपदम् अपि च तत्र प्रादयः अव्ययपदम् अपि किन्तु अधिगच्छति इत्यस्मिन् पदे धातुना सह तस्य प्रयोगः अभवत् इति कृत्वा तस्मिन् सन्दर्भे तस्य नाम उपसर्गः इति मम अवगमनम् अपि च एते उपसर्गाः एव अग्रे गत्वा गतिसंज्ञकाः अपि भवन्ति इत्युक्ते अत्र अग्रिमं सूत्रं पश्यामश्चेत् प्रादयः गतयः भवन्ति क्रियायोगे इत्युक्ते एतेषाम् उपसर्गाणाम् एव अन्या संज्ञा अपि दीयते संज्ञा का इत्युक्ते गतिसंज्ञा दीयते गतिश्च इति सूत्रेण, इत्युक्ते प्रादयः एव उपसर्गाः, उपसर्गाः एव गतिसंज्ञकशब्दाः इत्युक्ते अत्र. किन्तु कस्मिन् सन्दर्भे तेषां प्रयोगः भवति इति दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः. अत्र गतयः गतिसंज्ञकशब्दाः अग्रिमं सूत्रं तदेव वदति, प्रादयः यदा गतिसंज्ञाः गतिसंज्ञकाः भवन्ति कदा भवन्ति इत्युक्ते क्रियायोगे इति लिखितमस्ति. इत्युक्ते आहत्य प्रादयः एव धातुना सह प्रयुज्यते चेत् तेषाम् उपसर्गसंज्ञा भवति अपि च गतिसंज्ञा अपि भवति. इत्युक्ते किमर्थम् एतत् सर्वं पठनीयम् इत्युक्ते तत्र तत्पुरुषसमासप्रसङ्गे एकः प्रभेदः अस्ति, गतिसमासः नाम्ना एकः प्रभेदः अस्ति. तस्मिन् सन्दर्भे एतत् सर्वं स्मर्तव्यम्, एतत् सर्वं पुनः पुनः तत्र आयास्यति. तदर्थं पीठिकारूपेण एतत् सर्वम् अस्माभिः ज्ञातव्यम्. अधुना वयमत्र स्थगयामः. अग्रिमे सप्ताहे गतिश्च इति सूत्रात् आरभ्य पठिष्यामः. सर्वेषां धन्यवादः. अनेके अनेके धन्यवादः भगिनी, अनेके धन्यवादः.